गीतासोपानवर्गं प्रति स्वागतम्. आदौ सुभाषितं शृणुमः. सुभाषितं स्मारयतु. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशः सुखकरी विद्या गुरुभ्यां गुरुः गुरूणां गुरुः विद्या विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्याविहीनः पशुः. गुरुभ्यो नमः. धन्यवादः. प्रवर्तमानः विषयः क्त्वान्तरूपाणि. अयं विषयः पूर्वस्मिन् वर्गे आरब्धः आसीत्. एकोनत्रिंशत्यधिक एकशतं पुटं समापितवन्तः. तस्मिन् पुटे किम् अस्ति इति किञ्चित् विस्तरेण पठितवन्तः. अद्य त्रिंशत्यधिक एकशतं पुटं पश्यन्तु. त्रिंशत्यधिक एकशते पुटे प्रथमः अभ्यासः अस्ति, तस्मात् आरभ्य पठेम. भूमा भगिनी आरम्भं करोतु. आं भगिनि. यतो उदाहरणं रिक्तस्थानानि पूरयत. गच्छति गत्वा. गम् धातु तः त्वान्तरूपं गत्वा. एकं वाक्यं रचयतु. बालः विद्यालयं गत्वा पाठं पठति. तत्र गमनक्रिया अस्ति, पठनक्रिया अपि अस्ति. पूर्वकालिकी क्रियायाः क्त्वा प्रत्ययः युज्यते. बालः पाठशालां गत्वा पाठं पठति. अत्र धातुः गम् लु, तत्र लकारः अनुनासिकः. अनुनासिकः अस्ति इत्यतः उपदेशजुनुनासिक इत् इति सूत्रेण तस्य इत् संज्ञा भूत्वा लोपः भवति. गम् इत्यत्र मकारः अस्ति अन्ते, अनुनासिकान्तधातुः. अत्र एकं विशिष्टं सूत्रम् आगत्य कार्यं करोति. अनुनासिकलोपः भवति. गम् इत्यत्र मकारलोपः भवति. गम् गत, गत्वा, गतवान् इत्यादिषु रूपेषु मकारलोपः भवति. अग्रे तिष्ठति. स्थित्वा स्थादातु तिष्ठति. तिष्ठति भवति. स्था धातुः अस्ति. तिष्ठति इति लट्लकाररूपं भवति. धातुः स्था दीर्घ आकारान्तधातुः अस्ति. तत्र अन्यानि विशिष्टानि कार्याणि सन्ति. स्था इति धातोः रूपम् अस्ति. किमर्थं स्थी इति भवति इति प्रश्ने सति तत्रापि सूत्रमस्ति. द्यति स्यति मास्थाम् इति किति इति एकं सूत्रमस्ति. तेन सूत्रेण स्था धातोः रूपं स्थित्वा, स्थितवान्, स्थितः इत्यादीनि रूपाणि सिद्ध्यन्ति. स्थितवान् इति क्तवत् रूपमस्ति. स्थितः इति क्तान्तरूपमस्ति. स्थित्वा इति क्त्वान्तरूपमस्ति. एकं वाक्यं रचयतु. वृद्धः एकत्र स्थित्वा एकत्र स्थित्वा देवं दर्शयति. देवं भगवान् स्थित्वा पश्यति. दर्शयति अणिजन्तरूपमस्ति. अन्यं दर्शयति. अन्यं दर्शयति. सः पश्यति. सः पश्यति खलु. पश्यति. अग्रे पश्यति. दृश् दातु सः पश्यति. वर्तमान लट्लकारे पश्यति दृष्ट्वा. उत्तमम्. औपदेशिकधातुः दृशिर् इति अस्ति. इरः इति संज्ञावाच्या इति एकं वार्तिकमस्ति. तेन वार्तिकेन इर् शब्दसमुदायस्य इति संज्ञा मिलित्वा भवति. अतः लौकिकधातुः दृश् भवति. किन्तु लटीरूपं पश्यति किमर्थम् इति प्रश्ने सति तत्रापि सूत्रमस्ति. एकं दीर्घं सूत्रमस्ति. तेन सूत्रेण पश्य इति आदेशः भवति. इत्यतः पश्यति इति रूपं भवति. दृष्ट्वा इति रूपमस्ति. दृश् लौकिकधातुः. क्त्वा इति प्रत्ययं योजयामः. एकः शब्दः सन्देहः भगिनि भगिनि अत्र दृश्यम् इति ईर्संज्ञा वाच्य इति वार्तिकमस्ति किल पृथक् रूपेण वयं कुर्मश्चेत् किं भवति किं दोषः भवति कः दोषः भवति दृशिर् इत्यत्र रेफस्य इत् संज्ञा हलन्तीम् इत्यनेन कुर्मः चेत् दृशी भवति तत्र इकारः अनुनासिक इकारः तेन धातुः इदित् भवति चेत् नुमागमः भवति तादृश आपत्तिः अस्ति दृंश् इति अनिष्टं रूपं भवति किल तदेव अनिष्टरूपापत्तिः अस्तु भगिनि तदर्थं मिलित्वा करणीयं केचन धातवः सन्ति इरः धातवः छिदिर् भिदिर् दृशिर् एवं रीत्या केचन धातवः सन्ति तेषां प्रसङ्गे अन्तिम इर् इत्यस्य इत् संज्ञां मिलित्वा करणीयम् इरः इत् संज्ञावाच्या इति वार्तिकेन भवति रोहिणी भगिनी वदतु लौकिकधातुः दृश् अस्ति तालव्यशकारान्तधातुः अस्ति क्त्वान्तरूपम् अस्ति दृष्ट्वा तत्र किं किं भवति षकारस्य मूर्धन्य आदर्श आदेशः भवति षकारः भवति सकारस्य स्तुत्वं भवति दृष्ट्वा इति साधु तदेव धातुः तालव्यषकारान्तधातुः तत्र व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः इति एकं सूत्रमस्ति तेन सूत्रेण तालव्यषकारस्य स्थाने मूर्धन्यषकारः आदौ आयाति मूर्धन्यषकारः यदा आयाति मूर्धन्यषकारस्य प्रभावेण तत्र ष्टुनाष्टुः इति सूत्रेण ष्टुत्वं भूत्वा तत्र दृश्योगः त्वा इति रूपम् अस्ति तत्र यः दन्त्यतकारः अस्ति तस्य स्थाने मूर्धन्यटकारः आयाति वर्णमेलनं भूत्वा दृष्ट्वा इति रूपं सिध्यति भूमभगिनी पठतु अग्रे रचयति रचितात् रचयित्वा इडागमः भूत्वा उत्तमम् अत्र इडागमः भवति इति वदामः किमर्थं चेत् धातौ अपि इडागमः भवितुम् आनुकूल्यमस्ति तकारादिप्रत्ययः तकारादिप्रत्ययः अस्ति चेत् आर्धधातुकस्येड्वलादेः इति सूत्रेण अपि च नेड्वशीकृति इति सूत्रद्वयेन तकारादिप्रत्ययः अस्ति चेत् सः प्रत्ययः इडनुकूलप्रत्ययः इति अर्थः प्रत्यये अपि आनुकूल्यमस्ति धातौ अपि आनुकूल्यमस्ति इत्यतः रचयित्वा इति भवति णिजन्तधातवः अनेकाचः धातुः अनेकाच धातुः अस्ति चेत् इत्युक्ते रचि रचि इति धातोः रूपम् अस्ति चुरादिगणे अस्ति चेत् णिच् युज्यते अतः रचि इति धातुः एकस्मात् अधिकाः अचुवर्णाः सन्ति तस्मिन् धातौ धातुः अनेकाच् अतः तस्मिन् धातौ इडागमः भवितुम् आनुकूल्यमस्ति सेट् धातुः इति वक्तव्यमस्ति अग्रे करोतु नयति नीदातु नीत्वा नीत्वा तत्र किं कार्यमस्ति नी नय भवति नी धातोः लटीरूपं नयति तत्र तु कार्याणि सन्ति नी धातोः रूपं नयति सूर्यकुमारी भगिनी वदतु नयति कथं साधनीयम् नी धातु लटिरूपं सार्वधातुक अर्धधातुक ने भवति यचो यवायावः सूत्रेण नय् नयि भवति नयि योगः हा नय योगः ति नयति उत्तमं धातुः भुवादिगणे अस्ति इत्यतः शपायाति शप् इत्यस्मात् अकारः अवशिष्यते धातुः इगन्तधातुः इत्युक्ते इक् प्रत्याहारस्थवर्णः अन्ते अस्ति नी इति कथनेन ईकारः अस्ति अतः सार्वधातुकार्धधातुकयोः सूत्रेण गुणः भूत्वा नी ने भवति पश्चात् यचोयवायावः सन्धिसूत्रेण सन्धिकार्यं भूत्वा अयादेशः नै योगः आयोगः ति नयति लटिरूपं साधयितुमिच्छामश्चेत् कार्याणि सन्ति किन्तु नीत्वा इति कथनेन किमस्ति सूर्यकुमारी भगिनि नीत्वा नियोगः त्वा नि गुण न भवति कित् अस्ति चेत् वर्णमेलने वा नित्वा भवति. उत्तमं, तदपि वक्तव्यं. साधारणतया त्वा इति वदामः अस्मिन्नेव पुटे अधोभागे अग्रिमे पुटे इति भाति लिखितमस्ति. साधारणतया त्वा प्रत्ययः इति वदामः, किन्तु तस्य मूलरूपम् अस्ति क्त्वा इत्युक्ते आदौ ककारः अस्ति. क्त्वा प्रत्ययः कित् प्रत्ययः. कित् प्रत्ययः अस्ति चेत् गुणकार्यं निषिध्यते किञ्चित् च सूत्रेण. त्वान्तरूपेषु गुणकार्यं निषिध्यते यद्यपि धातुः इगन्तः, तथापि प्रत्ययः कित् प्रत्ययः, अतः गुणकार्यं निषिध्यते. अतः अनुबन्धलोपे सति नियोगः त्वा नीत्वा तावदेव इति भवति. सूर्यकुमारी भगिनी अग्रे वदतु. गायति गायति गीत्वा. गीत्वा, उत्तमम्. अत्र बहूनि कार्याणि सन्ति. लटीरूपं साधयितुमिच्छामश्चेत् वदतु. लटीरूपं गै धातुः. गै धातुः यचोयवायावः सूत्रेण गाय् भवति. अकार गायति. उत्तमं, धातुः अस्ति गै, किन्तु अत्र अङ्गकार्यं शपं निमित्तीकृत्य अङ्गकार्यं नास्ति. ऐकारः इकप्रत्याहारस्थवर्णः नास्ति. गै इत्यत्र ऐकारः अस्ति, गकारः ऐकारः, तस्मात् परं शप् अस्ति. शप् इत्यत्र अकारः अवशिष्यते. केवलं यचोयवायावः इति सन्धिसूत्रेण सन्धिकार्यं भूत्वा ऐकारस्य स्थाने आय् आदेशः भवति. गायति इति रूपं भवति, किन्तु क्त्वान्तरूपम् अस्ति गीत्वा. तत्र किमर्थम् एवं भवति इत्युक्ते गै धातुः एजन्तधातुः. एजन्तधातुः अस्ति चेत् आर्धधातुकप्रक्रियायाम् एजन्तधातवः, एजन्त इत्युक्ते एच् प्रत्याहारस्थवर्णाः इति अर्थः. ऐकारः एच् प्रत्याहारे अस्ति. एजन्तधातवः आर्धधातुकप्रक्रियायाम् आकारान्ताः भवन्ति. आदौ आदेच उपदेशे शिति इति सूत्रेण गै गा भवति. पश्चात् एकम् अन्यत् सूत्रमस्ति, घोमास्था गापा जहाति साम हलि इति सूत्रेण गीत्वा इति रूपं सिद्ध्यति. अग्रे करोतु. सूर्यकुमारी भगिनी वदतु. क्षम्यतां भगिनि, नमति नम धातुः नत्वा भवति त्वान्तरूपं, मकारलोपः भवति नत्वा. उत्तमं, नम धातुः अणोपदेशधातुः. अणोपदेशधातुः अस्ति चेत् अणो नः इत्येकं सूत्रमस्ति. तेन सूत्रेण प्राकृतिकं कार्यं भूत्वा लौकिकधातुः नम् भवति. भुवादिगणे अस्ति इति कारणतः शपायाति. नमति लटीरूपम् अस्ति. क्त्वान्तरूपं पश्यामश्चेत् यथा गम् गत्वा, नम् नत्वा. अनुनासिकान्तधातुः अस्ति इति कारणतः अनुनासिकलोपः भूत्वा नत्वा इति रूपं भवति. अग्रे अत्र निजन्तधातुः अस्ति चेत् नमित्वा इति रूपं भवति भवति वा? निजन्तरूपं किं भवति? नमयति. नमयति वा किञ्चित् अन्यत् रूपं वा पतन् यदि वयम् अग्रिम नमयित्वा भवति वा? अन्य अन्यत् महोदय अत्र पश्यतु, रचयित्वा, चोरयित्वा, पूरयित्वा, कथयित्वा, भक्षयित्वा, वर्णयित्वा अस्ति खलु. तथा अस्ति चेत् इडागमः भवति, नमित्वा तु न भवति. ओके, नमयित्वा प्रायः. अग्रे करोतु भगिनि. ददाति दाधातुः दत्त्वा. दाधातोः रूपं दत्तवान्, दत्तः, दत्त्वा इत्यादिषु दोदद्घोः इति एकं विशिष्टं सूत्रमस्ति. तेन सूत्रेण दा इत्यस्य स्थाने दत् आदेशः भवति. पश्चात् अन्यानि कार्याणि सन्ति, तेन दत्वा इति रूपं भवति. इत्युक्ते क्तान्तरूपं, क्तवतु रूपं, क्तवान्तरूपं, तेषां रूपसिद्धौ समानानि कार्याणि भवन्ति. अत्र दोदद्घोः सूत्रं कार्यं करोति. भूमा भगिनी पुनः भवती एव पठतु अग्रे नवमं. स्मरति स्मृत्वा. स्मृधातु स्मरति स्मरति स्मृधातुः स्मरति इति लटिरूपम् आयाति. महोदय भवान् वदतु अत्र किं भवति लटिरूपं? लटिरूपं स्मृ इति धातुः तस्य शप् शप् योजने वादिगणीयधातुः शप् गुणकार्यं भवति शप् आयाति वादिगणीयधातुः इति कृत्वा स्मर गुणकार्यं गुणकार्यं भवति षित् तिंषित् सार्वधातुकमिति सूत्रेण गुणकार्यं भवति. पित् अपि अस्ति इति कारणेन गुणस्य प्रेरणा अपि भवति. एवं स्मृ इति इगन्तधातुः ऋ इति अन्तिमवर्णः इति कारणेन इगन्तधातुः इति कृत्वा तस्य प्रसक्तिः अपि अस्ति. तदनन्तरं स्मृ योगे गुणकार्यं भूत्वा स्मर् भवति. उरण् रपरः इत्यपि सूत्रम् अत्र कार्यं कृत्वा गुणस्य स्मर् भवति. स्मर् योगे ति स्मर् योगे अयोगे ति स्मरति इति रूपं सिद्ध्यति लटिरूपम्. स्मरति इत्यत्र धातुः अस्ति स्मृ स्मृ इति कथनेन ऋकारः अन्ते अस्ति. इत्युक्ते धातुः इगन्तधातुः ऋकारः इक् प्रत्याहारे अस्ति. धातुः भुवादिगणे अस्ति इति कारणतः शप् विकरणप्रत्ययः आयाति. शप् इत्यस्मिन् पित्वम् अस्ति इत्यतः सार्वधातुक आर्धधातुकयोः सूत्रेण गुणकार्यं भूत्वा ऋकारस्य स्थाने आयाति. पश्चात् उरण्परः इति सूत्रेण सः अकारः रपरः भवति इति कृत्वा अर् आयाति. स्मर् इति भवति. स्मृ इत्यस्य रूपं गुणकार्यं भूत्वा स्मर् भवति. स्मर् योगः आयोगः ति स्मरति. किन्तु क्त्वान्तरूपं साधयितुमिच्छामश्चेत् स्मृयोगः त्वा स्मृत्वा तत्र किमपि कार्यं नास्ति. भूमा भगिनी करोतु. धावति धावदतु धावति धावित्वा. उत्तमम्. अत्र धातुः इडनुकूलधातुः अतः धावित्वा इति रूपं भवति. अग्रे कर्तयति कर्तयति कर्तृदशा कर्तृ धातुवे कर्तयति वा न चुरादिगणे अस्ति इति भाति. कर्तयति कर्तयित्वा कर्तयित्वा अत्र इडागमः भवति. अपि च एकः धातुः अस्ति कृत् छेदने कृतिछेदने इति एकः धातुः अस्ति तुदादिगणे. तस्य णिजन्तरूपमपि कर्तयति. कृत् इति धातुः अस्ति चेत् कृत् धातुः तुदादिगणे अस्ति तस्य णिजन्तरूपं णिच् योजनेन कृत् इत्यस्य रूपं कर्ती भवति. महोदय भवान् वदतु. कृत् इति धातुः अस्ति छेदने इत्यस्मिन् अर्थे अस्ति. कृत् धातोः परं णिच् प्रत्ययं योजयामः. णिच् योजनेन तत्र कीदृशं कार्यं भवति? णिच् योजनेन तत्र गुणः भूत्वा कर्ति कर्ति इति नूतनधातुः नूतनधातुः आगच्छति. कर्ति इति आगच्छति. तदनन्तरं कर्ति योगे शप् योगे ति इति आगच्छति. शप् इति तिंषित् सार्वधातुकम् एवं पित् अपि अस्ति. सार्वधातुकं पित् अस्ति इति कारणेन कर्ति कर्ते भवति. गुणः भूत्वा कर्ते भवति. तदनन्तरं एचो अयवायवः इति सन्धिकार्येण कर्तै भवति. तदनन्तरं कर्तै योगे अयोगेति वर्णमेलनेन कर्तयति इति अन्तिमं रूपं सिद्ध्यति. अत्र मम आशयः कः? शैथिल्ये इत्यस्मिन् अर्थे कर्त् इति धातुः चुरादिगणे अस्ति. चुरादिगणे अस्ति इति कारणतः स्वार्थे अपि णिच् विधीयते. प्रेरणार्थे अपि णिच् विधीयते. किन्तु चुरादिगणीयधातुषु स्वार्थे अपि सत्यापपाशवीणा तूलसेना इति एकं दीर्घं सूत्रमस्ति. तेन सूत्रेण स्वार्थिक णिच् विधीयते चेदपि कर्तयति इति रूपं सिद्ध्यति. किन्तु धातुः तुदादिगणे अस्ति चेत् कृत् छेदने इत्यस्मिन् अर्थे तुदादिगणे धातुः अस्ति. तत्र चिन्तनं कथं भवेत्? कृत् इति धातुः अस्ति, तस्मात् परं णिच् प्रत्ययं योजयामः. किमर्थं चेत् प्रेरणार्थकरूपं साधयितुमिच्छामः. इत्युक्ते कृत् धातुतः प्रेरणार्थे न तु स्वार्थे, प्रेरणार्थे एव णिच् प्रत्ययं योजयामः. कृत्योगः णिच् अस्ति, णिच् प्रत्यये इकारः अवशिष्यते. णिच् प्रत्ययः आर्धधातुकप्रत्ययः, किन्तु धातुः कीदृशः? इगुपधधातुः. कृत् इति कथनेन तकारात् पूर्वम् उपधायां ऋकारः अस्ति, ह्रस्वऋकारः अस्ति. ह्रस्वऋकारः अस्ति इति कारणतः उपधायां पुगन्तलघुपधस्य च इति सूत्रेण णिच् इति आर्धधातुकप्रत्ययं निमित्तीकृत्य कृत् इति धातुरूपी अङ्गे गुणकार्यं भूत्वा कृत् इत्यस्य रूपं कर्त् भवति. पश्चात् णिच् इत्यस्मात् इकारः आयाति, तेन कर्ति इति नूतनधातुः, णिजन्तधातुः. अणिजन्तधातुः कृत्, णिजन्तधातुः कर्ति इति तत्र वार्ता. वदति अपि भवति वा? न भवति. किमर्थम्? अत उपधायाः कार्यं न भवति. अत्र पठ् अस्ति चेत् पाठयति भवति, पठ् इत्यस्य रूपं पाठी भवति. पठ् इत्यत्र रूपं कथमस्ति? पठ् इत्यत्र उपधायां ह्रस्व अकारः अस्ति. ह्रस्वकारः अस्ति चेत् तत्र अत उपधायाः इति सूत्रेण वृद्धिकार्यं भवति. किन्तु कृत् इत्यत्र तकारात् पूर्वं ह्रस्वरुकारः अस्ति, इत्यतः पुगन्तलघुपदस्य च कार्यमेव भवति. अतः पुगन्तलघुपदस्य च इति सूत्रेण णिच् प्रत्ययं निमित्तीकृत्य कृत् इति धातुरूपी अङ्गे गुणकार्यं भूत्वा कर्त्, कर्तयोगः इ कर्ति नूतनधातुः. इत्युक्ते तुदादिगणीयधातुः अस्ति चेत् प्रेरणार्थकणिच् विधीयते, चुरादिगणे अस्ति चेत् स्वार्धिकणिजन्तरूपं प्रेरणार्थकणिजन्तरूपं समानमस्ति. अग्रे करोतु भूमा भगिनी. चालयति, चालयित्वा चुरादिगणे एव. चुरादिगणे नास्ति. अत्र चिन्तनं किम् अस्ति? सुन्दरमहोदय भवान् वदतु. चुरादिगणे न, न चुरादिगणे नास्ति. चल् धातुः, चल् धातुः प्रेरणार्थे णिच् अस्ति, नास्ति. चल् इति धातुः, तदनन्तरं चल् योगे णिच् भवति, तदनन्तरम् अत उपधायाः इति सूत्रेण चालि इति नूतनं धातुः आगच्छति. चालि इति तदनन्तरं चालि योगे शप् योगेति शप् त्रिंशत् सार्वधातुकम् एवं. महोदय तत् कार्यं समानमेव. अत्र मम आशयः कः? चोरयति, चालयति, द्वयोर्मध्ये भेदः कः? तत्र चोरयति अत्र उपधायां उकारः अस्ति, इगुपदधातुः. चुर् इति धातुः अस्ति. चालयति इत्यत्र प्रेरणार्थकणिच् अस्ति, प्रेरणार्थे णिच् विधीयते. णिजन्तरूपं पश्यामश्चेत् सः धातुः सर्वदा चुरादिगणे अस्ति इति मा चिन्तयन्तु. पाठयति इत्युक्ते पाठी इति नूतनधातुः, अस्माभिः निर्मितः धातुः, णिच् प्रत्ययस्य योजनेन निर्मितः धातुः. इत्युक्ते चल् धातोः रूपं चलति. चल् धातुः तुदादिगणे अस्ति, चल् धातोः प्रेरणार्थकणिजन्तरूपम् अस्ति चालयति. किन्तु चुर् धातुः वस्तुतः चुरादिगणीयः, चुरादिगणीयप्रथमसदस्यः चुर् धातुः. तस्मिन् प्रसङ्गे स्वार्धिकणिच् अपि विधीयते, किन्तु अन्येषु गणेषु केवलं प्रेरणार्थे एव णिच् विधीयते. तदर्थं पाठयति, खादयति, चालयति इत्यादीनि रूपाणि साधयितुं शक्नुमः. गापयति, स्थापयति, गमयति, दर्शयति, नाययति इत्यादीनि रूपाणि साधयितुं शक्नुमः. इमानि रूपाणि णिजन्तरूपाणि, किन्तु एते धातवः चुरादिगणे न सन्ति इति तत्र वार्ता. तत्र भेदः अस्ति, चालयति इति प्रेरणार्थगणिजन्तरूपं किन्तु चोरयति इति धातुः चुरादिगणे एव अस्ति. अग्रे वदतु भगिनि. खादति खादित्वा क्रीडागमः भूत्वा खादित्वा भवति. अत्र णिच् योजनेन णिच् खादयित्वा खादयित्वा खादयित्वा इति भवति कृत्वान्तरूपं. रोहिणी भगिनी भवती वदतु अग्रे किमस्ति. चोरयति धातु निजन्तरूपं चोरि भवति. चोरियोग शपयोग तिप् तत्र अर्धधातु अस्य क्षम्यतां सार्वधातुक अर्धधातुकयोः इति सूत्रेण चोरि चोरे भवति. चोरयोग आयोग अस्ति चोरयति इति रूपं सिद्ध्यति. उत्तमम्. आदौ चुर् इत्यस्मात् चोर् कथं भवति इति प्रश्ने सति तत्र पूगन्तलघुपधस्य च कार्यमस्ति. नूतनधातोः निर्माणं भवति. नूतनधातुः अस्ति चोरि. नूतनधातुः चोरि इगन्तधातुः. तत्र अन्ते इक्वर्णः अस्ति. अतः यथा भगिन्या उक्तम् इगन्तधातुः चोरि इत्यतः सार्वधातुकार्धधातुकयोः इत्यनेन शपं निमित्तीकृत्य गुणकार्यं भूत्वा चोरे भवति. तत्र अन्यानि कार्याणि भूत्वा चोरयति इति भवति. कृत्वान्तरूपं चोरयित्वा. रोहिणी भगिनी वदतु अग्रे वदतु. त्यजति त्यक्त्वा त्यज धातुः चोकुः इति सूत्रेण उक्तं भवति. कार्यं भवति तदनन्तरं गरिच इति सूत्रेण चर्तं भवति. उत्तमम्. आदौ जकारस्य स्थाने गकारः आयाति इत्युक्ते तृतीयवर्णादेशः भवति. पश्चात् चर्त्वं गकारस्य स्थाने ककारः आयाति खरिच सूत्रेण त्यक्त्वा इति रूपं भवति. णिजन्तधातुः किं भवति? त्याजी भवति खलु. पश्यतु त्याजी भवति खलु. त्याज् इति कथनेन जकारात् पूर्वम् अकारः अस्ति. अकारः अस्ति इत्यतः अत उपधायाः इति सूत्रेण वृद्धिकार्यं भूत्वा वृद्धिकार्यम् इत्युक्ते अकारस्य वृद्धिसंज्ञकवर्णः आकारः. अतः त्यज् इति साधारणधातुतः णिजन्तधातुः त्याजि इति रूपं भवति. त्याजयति इति णिजन्तरूपं सिद्ध्यति. त्याजयित्वा इति निच्युक्तं क्त्वान्तम्. अग्रे करोतु. पूरयति पूरयित्वा. उत्तमम्. अग्रे वर्णयति वर्णयित्वा तत्र क्रीडागमः भवति. कथयति कथयित्वा. एते धातवः चुरादिगणीयाः इति मम चिन्तनं. चोरयति पूरयति वर्णयति इत्यादयः. अग्रे चलति चलदातु चलित्वा भवति. द्वादशं पदमस्ति चालयति. अत्र चलति इति लिखितमस्ति. चलति अस्ति चेत् चलित्वा, चालयति अस्ति चेत् चालयित्वा. इत्युक्ते द्वयोः प्रसङ्गे इडागमः दृश्यते. किमर्थम् इत्युक्ते चालयति इत्यत्र चालि इति नूतनधातुः. चालि इति धातुः अनेकाच् धातुः. अनेकाच् धातुः अस्ति चेत् सेट् सेट् भवति चेत् इडागमः भवति. अतः चालयित्वा इति रूपं सिद्ध्यति. किन्तु चलति इत्यत्र स्थितिः का अथवा चिन्तनं किम् इति प्रश्ने सति चल् धातुः सेट् इत्यतः इडागमः भवति. भक्षयति भक्षयित्वा. भगिनि अत्र सन्देहः अस्ति. वदतु. पूरयति इति तत्र धातुः पृ अस्ति किल. पृ इति दीर्घपृ न महोदय. एकः धातुः अस्ति पूरी आप्यायने इति एकः धातुः अस्ति. पूरी ओके. पूरी आप्यायने इति धातुः चुरादिगणे अस्ति. चुरादिगणे वा? ओ ओके. पूरयति पूर्णं पूर्णम् इति रूपं एतत् धातोः रूपमेव वा पूर्णं पश्यतु पूरी आप्यायने इति चुरादिगणीयधातुः पूरी आप्यायने अस्ति पूरी इति कथनेन दीर्घ ईकारः अस्ति ह्रस्व ईकारः नास्ति दीर्घ ईकारः अस्ति ह्रस्व ईकारः अस्ति चेदेव धातुः इदिति भवति इत्युक्ते औपदेशिकधातौ ह्रस्व ईकारः अस्ति चेदेव धातुः इदित् भवति तदा इदितोनुं धातोः सूत्रेण नुमागमः भवति किन्तु पूरी इति कथनेन दीर्घ ईकारः अस्ति अनुनासिक ईकारः दीर्घ ईकारः अतः नुमागमः इत्यादीनि कार्याणि न भवन्ति तत्र दीर्घ ईकारः अनुनासिकः इत्यतः उपदेशजनुनासिक इति सूत्रेण तस्य इत्संज्ञा भूत्वा अपगच्छति पूर् इति भवति पूर् पूर्योगः अन योजनेन किं भवति पूरणम् इति भवति इक्तप्रत्ययः किं भवति पूर्णम् इति पूर्णः इत्यादि रूपाणि आगच्छन्ति वा क्तान्तरूपं साधयितुम् इच्छामश्चेत् पूर्ण इति रूपमपि अस्ति पूरित इति रूपमपि अस्ति क्तान्तरूपाणां प्रसङ्गे क्तवतु रूपाणां प्रसङ्गे बहवः अपवादाः सन्ति अन्यानि बहूनि सूत्राणि कुत्रचित् अतिदेशसूत्राणि आयान्ति कुत्रचित् अपवादसूत्राणि आयान्ति तदर्थं भिन्नानि रूपाणि सिद्ध्यन्ति अत्र पूरी आप्यायने इत्यस्य पूर्णः इति एकं रूपम् अस्ति पूरितः इति रूपमपि अस्ति विकल्पेन भवति विकल्पेन भवति किमर्थं विकल्पेन भवति इति प्रश्ने सति तत्रापि सूत्राणि सन्ति मुख्यतया क्तान्तरूपाणि क्तवतरूपाणां प्रसङ्गे बहवः अपवादाः सन्ति साधारणसूत्रं प्रबाध्य अन्यानि अपवादसूत्राणि कार्यं कुर्वन्ति चेत् अथवा अतिदेशसूत्राणि कार्यं कुर्वन्ति चेत् भिन्नानि रूपाणि सिद्ध्यन्ति अग्रे अत्र भक्षधातुः अपि चुरादिगणे अस्ति इति भाति भक्षधातोः ल्युडन्तरूपं किं भवति भक्षणं भवति अग्रे पश्येम अग्रिमे अभ्यासे किम् अस्ति रोहिणी भगिनी भवती एव करोतु एतानि वाक्यानि पठता स्वान्तरूपाणि अवलोकयता च प्रथमवाक्यं शत्रून् जित्वा समुद्रं राज्यं मुङ्क्ष्वा शत्रून् इत्युक्ते द्वितीयाविभक्ति बहुवचनपर्यन्तं रूपाणि स्मारयतु शत्रून् उत्तमं शत्रुः इति उकारान्त पुंलिङ्गपदमस्ति जित्वा इति कथं साधनीयम् तत्र केवलं वर्णमेलनमेव अस्ति जी धातोः लटीरूपं जयति खलु जयति साधयतु जी योग शप् योग तिप् जी योग आ अत्र पुगन्धलघूपस्य तस्य च इति सार्वधातुकार्थसूत्रेण जे योग आ योगति एचोयवायवः इति सूत्रं प्रवर्तते जयति जयति उत्तमं लटीरूपं जयति क्त्वान्तरूपं जित्वा केवलं वर्णमेलनमेव धातुः अस्ति जी धातुः इगन्तधातुः जी योगः त्वा जित्वा तावदेव समृद्धम् इति लिखितमस्ति वदतु सम् उपसर्गपूर्वक वृद्धधातुः भिन्नः वृद्ध इति कथनेन वृद्धः वृद्धिः वृद्धम् इत्यादीनि पदानि वृद्धधातोः रूपमेव वर्धते किन्तु सः धातुः अत्र नास्ति खलु रुद्धम् इति धातु वकारः नास्ति वकारः नास्ति धातुः वृद्ध अस्ति चेत् तस्य रूपं वर्धते महोदय साधयतु वर्धते वृद्धयोगे शप् योगे ते तदनन्तरं शप् तिंशित् सार्वधातुकम् एवं पित् अस्ति इति तत्र वृद्ध इति तत्र पुगन्त इगुपदधातुः इगुपदधातुः तत्कारणेन पुगन्तलघुपदस्य च इति सूत्रेण ऋकारस्य गुणः भवति गुणः भूत्वा वर् तदनन्तरम् उरण्परः इति सूत्रमपि कार्यं कृत्वा वर्ध वर्ध इति रूपं भवति वर्धयोगे अकारः अवशिष्टभागः शपस्य अवशिष्टभागः शपः अवशिष्टभागः अ अस्ति वर्धयोगे अ योगेति वर्धते इति अन्तिमं रूपं सिद्ध्यति उत्तमं वर्धते इत्यत्र आत्मनेपदीरूपं धातुः आत्मनेपदी अस्ति इति कारणतः वर्धते इति रूपं भवति तत्र धातुः वृद्ध महोदयेन उक्तमेव ह्रस्वं ऋकारः उपधायाम् अस्ति इत्यतः पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भूत्वा वर्ध भवति भुवादिगणे अस्ति इत्यतः शपायाति वर्धाते इति रूपं सिद्ध्यति सः धातुः अत्र नास्ति समृद्धम् इत्यत्र नास्ति अत्र कः धातुः रुधु इति एकः धातुः अस्ति रुधु इत्यत्र उकारः अनुनासिकः लौकिकधातुः रुद्ध रुद्ध इति कथनेन रु इत्युक्ते ऋकारः अचुवर्णः अस्ति खलु रुरु लु लु एवं तत्र रु अस्ति इत्युक्ते अचुवर्णः अस्ति रुद्ध इति कथनेन धकारात् पूर्वं ऋकारः अस्ति रुद्धधातुः रुद्धधातोः क्तान्तरूपं रुद्ध रुद्धधातोः क्तिन् रूपं रुद्धिः किन्तु अत्र सम् उपसर्गः अस्ति समृद्धिः वयं सर्वे जानीमः खलु समृद्धं समृद्धिः समृद्धिः इति क्तिन् प्रत्यान्तरूपं समृद्धम् इति नपुंसकलिङ्गं किमर्थमस्ति रोहिणी भगिनी वदतु राज्यम् इत्यस्य विशेषणं उत्तमं समृद्धम् इत्युक्ते अधिकसम्पत्तिः अथवा अतिशयसम्पत्तिः अधिकवृद्धिः समृद्धं राज्यं भुङ्क्ष्व राज्यम् इत्युक्ते राज्ञः भावः राज्यं तद्धितान्तं पदम् अस्ति सम्यक् रुद्धं समृद्धं रुद्धम् इति पदं क्तान्तरूपम् अस्ति त्वं भुङ्क्ष्व इति लिखितमस्ति तत्र भुङ्क्ष्व इति कीदृशं पदम् भगिनी भवती वदतु रोहिणी भगिनी भुङ्क्ष्व इति कथनेन त्वं भुङ्क्ष्व इति अर्थः खलु तत्र लोट् लकारः मध्यमपुरुष एकवचनं भुज्धातोः रूपाणि बहुविशिष्टानि रूपाणि भुज्धातुः रुधादिगणे अस्ति लोट् रूपाणि एकवारं स्मारयामि तत्र किञ्चित् काठिन्यमस्ति रुधादिगणीयधातूनां रूपसिद्धौ क्लेशः अस्ति विशिष्टानि रूपाणि भवन्ति भुज् धातुः पालनार्थे अस्ति भक्षणार्थे अपि भवति धातुः उभयपदी धातुः भुङ्क्ष्व इति आत्मनेपदीरूपम् अस्ति आत्मनेपदीरूपम् अस्ति इति कारणतः भुङ्क्तां भुञ्जातां भुञ्जतां भुङ्क्ष्व भुञ्जाथां भुङ्ध्वं भुनजै भुनजावहै भुनजामहै एवं लोट् रूपाणि भवन्ति धातुः रुधादिगणे अस्ति आत्मनेपदीरूपम् अत्र दत्तमस्ति त्वं भुङ्क्ष्व कः वदन् अस्ति इदं वाक्यं भगिनी वदतु रोहिणी भगिनी भगवान् कृष्णः अर्जुनं रोहिणी भगिनी वदतु भुज्ययोगः रूपसिद्धिः कथं भवति इति क्लेशकरमस्ति रुधादिगणीयधातूनां प्रसङ्गे किञ्चित् काठिन्यमस्ति रूपसिद्धेः प्रसङ्गे न वदन्ती अस्मि यथा भवत्या उक्तं कृष्णः अर्जुनं प्रति वदन् अस्ति शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व लटीरूपं पश्यामश्चेत् भुङ्क्ते भुञ्जाते भुञ्जते एवं रूपाणि भवन्ति भुङ्क्ते भुञ्जाते भुञ्जते अत्र लोट् रूपं भुङ्क्तां भुञ्जातां भुञ्जतां भुङ्क्ष्व वृत्तधातोः रूपाणि कथं भवन्ति इत्युक्ते वर्ततां वर्तेतां वर्तन्तां वर्तस्व एवं रूपाणि भवन्ति वर्तस्व तत्र रूपसिद्धिः कथं भवति इति अन्या वार्ता अत्र भुज् धातोः प्रसङ्गे स्मर्तव्यः अंशः कः इत्युक्ते पालनार्थे परस्मैपदी पालनार्थे परस्मैपदी इत्युक्ते राज्यं भुनक्ति पालनभिन्न अर्थे आत्मनेपदीरूपं सम्भवति भुङ्क्ते किन्तु अत्र किमर्थम् एवं दत्तमस्ति इति अन्या वार्ता अग्रे करोतु शास्त्रविधानार्थं ज्ञात्वा कर्म कुर्वन्तु शास्त्रस्य विधानं शास्त्रविधानं शास्त्रस्य विधानस्य शास्त्रविधाने किमुक्तं तत् शास्त्रविधानोक्तं शास्त्रविधानेन शास्त्रविधानेन उक्तं शास्त्रविधानोक्तम् उत्तमं शास्त्रस्य विधानम् इति कथनेन षष्टितत्पुरुषः अस्ति शास्त्रविधानेन तृतीयतत्पुरुषसमासस्य प्रसङ्गे एकः विशिष्टः अंशः अस्ति तृतीयतत्पुरुषसमासस्य प्रसङ्गे उत्तरपदं साधारणतया क्तान्तपदं भवति क्ताप्रत्ययान्तपदं भवति तृतीयतत्पुरुषसमासस्य प्रसङ्गे शास्त्रविधानेन उक्तं शास्त्रम् इति शास् धातोः रूपं शास् धातुः अदादिगणे अस्ति अदादिगणे अस्ति इति कारणतः शपः लुक् भवति शास् योगः तिप् तत्र शास् योगः ति शास्ति लटिरूपम् एकवचनरूपं शास्ति किन्तु अत्र स्ट्रन् इति प्रत्ययः अस्ति सर्वधातुभ्यः स्ट्रन् इति उणादिसूत्रेण शास्त्रं विधानं वदतु वि उपसर्गपूर्वक धातोः लुटन्तरूपं भवति उत्तमं वि उपसर्गपूर्वकः धा धातुतः ल्युट् योजनेन विधानं विधानम् इत्युक्ते विधिः शास्त्रविधानं शास्त्रविधिः शास्त्रोक्तं शास्त्रेण यदुक्तमस्ति विध्यनुसारेण विध्युक्तं धर्मम् आचरतु इति अर्थः अस्ति वच् धातोः रूपमेव उक्तं वच् धातुतः उक्तं सम्प्रसारणं भवति उ भवति चोकुः इति सूत्रेण चकारस्य उक्तं भवति उत्तमं उक्त इति प्रातिपदिकं सिद्ध्यति क्ताप्रत्ययः कृत् प्रत्ययः अतः कृदन्तप्रातिपदिकं सिद्ध्यति उक्त इति कृदन्तप्रातिपदिकम् एकवारं प्रातिपदिकं साधयामश्चेत् तस्मात् परं सुप्रत्ययस्य योजनेन त्रिषु लिङ्गेषु त्रिषु वचनेषु सप्तसु विभक्तिषु एकविंशतिरूपाणि वयं साधयितुं शक्नुमः पुनरेकवारं वक्तुं शक्यते वा एत वच् धातोः उक्तम् इति रूपं कथं सिद्ध्यति इति रोहिणी भगिनी कृपया वदतु वचिस्वपि इति एकं सूत्रं वचिस्वपि यजादीनां खिति इति सूत्रेण सम्प्रसारणं तत्र इतोपि कार्यम् अस्ति वच् इति कथनेन वकारः अकारः वर्णद्वयम् अस्ति केवलं वकारस्य स्थाने एव वचिस्वपि यजादीनां खिति इति सूत्रेण वकारस्य स्थाने उकारः आयाति किन्तु तत्र एकम् अन्यत् सूत्रम् अपि कार्यं करोति सम्प्रसारणाच्च इति सूत्रेण पूर्वरूपादेशः भवति इति कृत्वा वचि उच् भवति अग्रे वदतु चोकुः इति सूत्रेण चकारस्य उक्तं भवति उक् भवति उक्तम् इति भवति सम्प्रसारणकार्यम् एकं भवति सम्प्रसारणात् परं चकारस्य ककारः कथं भवति चोहुकुः चोहुकुः ओके ओके ओके ओके भगिनि एकः प्रश्नः अस्ति वच् धातुतः ऊ भवति वच् इत्यत्र कति वर्णाः सन्ति वकारः अकारः चकारः सम्प्रसारणम् इत्युक्ते इग्यणः सम्प्रसारणम् इग्यणः इत्युक्ते यणः स्थाने इक् वर्णादेशः भवति इति अर्थः अस्ति वकारः यण् प्रत्याहारस्थवर्णः वकारस्य स्थाने यण् प्रत्याहारस्थवर्णस्य स्थाने इक् वर्णादेशः भवतु इति वदति सम्प्रसारणं सम्प्रसारणसूत्रमस्ति इग्यणः सम्प्रसारणम् इत्युक्ते वकारस्य स्थाने एव उकारादेशः भवति. तस्यां दशायाम् अकारस्य का गतिः वा इति कथनेन वच् इत्यत्र वकारोत्तरवर्ती अकारः अस्ति. वकारोत्तरवर्ती अकारस्य का गतिः इति प्रश्नः उदेति. सम्प्रसारणाच्च इति एकं सूत्रमस्ति. इत्युक्ते सम्प्रसारणात् परं पूर्वपरयोः स्थाने पूर्वरूपादेशः भवति, एकादेशः भवति. द्वयोः वर्णयोः स्थाने पूर्वरूपमेव एकादेशः भवति. इत्युक्ते वकारस्य स्थाने उकारः आगतः, उकारः एव पूर्ववर्णः. उकारोत्तरवर्ती अकारः अस्ति, सः अकारः तत्र लुप्यते. इत्युक्ते द्वयोः वर्णयोः स्थाने उकारः एव तिष्ठति. तत्र सम्प्रसारणाच्च सूत्रमपि कार्यं करोति. सूर्यकुमारी भगिनी, सः एव प्रश्नः खलु? हा भगिनी, सम्प्रसारणाच्च. तदनन्तरं चकारस्य स्थाने खकारः, चोहोकुः इति तदेव. अस्तु भगिनि. सम्प्रसारणाच्च अनुवृत्तिसहितसूत्रं किं भगिनि? पूर्वरूपम् एकादेशः इत्युक्ते पूर्वपरयोः स्थाने सम्प्रसारणकार्यस्य अनन्तरम् अच्वर्णे परे पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशः भवति. ओके. तत्र पूर्वरूपम् इत्युक्ते पूर्वमेव वकारस्य स्थाने उकारः आगतः इत्यतः उकारः एव पूर्वरूपम् अस्ति. उकार अकारयोः स्थाने उकारः एव तिष्ठति. द्वयोः वर्णयोः स्थाने पूर्वरूपमेव आयाति. रोहिणी भगिनी करोतु. ज्ञात्वा, ज्ञादातुः स्वान्तरूपं ज्ञात्वा वर्णमेलनमेव कर्म कुर्वन्तु. कर्मशब्दस्य रूपाणि वदतु. महोदय वदतु. कर्मकर्मणि कर्माणि. प्रातिपदिकं किम्? प्रातिपदिकं कर्मन् नकारान्त. नकारान्तप्रातिपदिकं सुबन्तपदमस्ति. अत्र कर्म इति पदस्य विभक्तिः का? कर्म इति पदस्य विभक्तिः अत्र द्वितीया विभक्तिः. उत्तमं. कर्मपदमस्ति खलु? आम्. कर्मणि द्वितीया इति सूत्रेण कर्म इति पदस्य द्वितीया विभक्तिः अस्ति. कर्म कुर्वन्तु. क्रूधातुः सकर्मकधातुः, अतः कर्म कुर्वन्तु. कीदृशकर्म कुर्वन्तु भगिनी वदतु, अस्य वाक्यस्य अर्थः कः? यदा शास्त्रं वदति तदनुसरणं कर्म कुर्वन्तु इति अभिप्रायः. शास्त्रविधानं ज्ञात्वा कर्म कुर्वन्तु. उत्तमम्. अत्र क्रियाद्वयमस्ति, शास्त्रविधानोक्तं जानन्तु पश्चात् कर्म कुर्वन्तु. अत्र पूर्वकालिकी क्रिया अस्ति, जानाति अथवा जानन्तु, ज्ञानम् इति तत्र क्रिया अस्ति. शास्त्रविधानोक्तं जानन्तु पश्चात् कर्म कुर्वन्तु. कीदृशम् उत्तमं वाक्यम् इदम्? अत्र विशेषणं न भवति वा शास्त्रविधानोक्तम् इति कर्मस्य, सोरि, कर्मणः विशेषणं न भवति वा शास्त्रविधानोक्तम् इति पदम्? शास्त्रविधानोक्तं कर्म कुर्वन्तु पर्याप्तं खलु? पर्याप्तमेव. ज्ञात्वा इति पदं विहाय शास्त्रविधानोक्तं कर्म कुर्वन्तु अत्र विशेषणं भवति. तथा वदामश्चेत् विशेषणं भवति, नो चेत् शास्त्रविधानोक्तकर्म कुर्वन्तु समस्तपदं कृत्वा वदामश्चेत्. आम् आम् आम्. कर्म कीदृशं भवेत्? शास्त्रविधानोक्तं कर्म भवेत्. विशेषणविशेष्यभावं वक्तुमिच्छामश्चेत् शास्त्रविधानोक्तं कर्म. पृथक्तया ज्ञात्वा इति पदं दत्तमस्ति इत्यतः अत्र विशेषणविशेष्यभावः नास्ति. तदेव. किन्तु वयं लेखितुं शक्नुमः. कथं? शास्त्रविधानोक्तं कर्म कुर्वन्तु. तादृशम्. ओके. इतोपि समस्तपदं कृत्वा वदामश्चेत् शास्त्रविधानोक्तकर्म कुरु. शास्त्रविधानोक्तज्ञातकर्म कुर्वन्तु तादृशं. ज्ञातपि तस्य अन्ते शास्त्रविधानोक्तज्ञातकर्म कुर्वन्तु. शास्त्रविधानोक्तज्ञातकर्म ज्ञातं कर्म ज्ञातं कर्म इति किल ज्ञातं कर्म इति कथनेन पृथक्तया वदामः, नो चेत् समस्तपदं कृत्वा वदामश्चेत् शास्त्रविधानोक्तज्ञातकर्म ज्ञातकर्म तदेव दीर्घं समस्तपदं जातम्. अग्रे सरेम. साधु भगिनी उत्तमरीत्या उक्तवती. सूर्यकुमारी भगिनी भवती करोतु. हा भगिनि, पाण्डवसेनां दृष्ट्वा दुर्योधनः ब्रवीति. दृष्ट्वा दृष्धातुतः त्वान्तरूपं सकार षकार भवति, तदनन्तरं स्तत्वसन्धि भवति. दुर्योधनः ब्रवीति कर्मणि प्रयोगः अस्ति वा भगिनि? न, कर्तरिप्रयोगे एव अस्ति. ब्रवीति दुर्योधनः ब्रवीति. ब्रवीति इत्यस्मिन् स्थाने अन्यत् पदं योजयित्वा वदामश्चेत् दुर्योधनः वदति. वदति ब्रवीति इति लट्लकाररूपम् अस्ति. एकः धातुः अस्ति ब्रूञ्, ब्रूञ् इति कथनेन अन्तिमवर्णः चवर्गीय अन्तिमव्यञ्जनमस्ति, अणित् अस्ति. इत्युक्ते स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रेण ब्रूञ् इति धातुः उभयपदी भवति. उभयपदी भवति इत्यतः ब्रवीति इति एकं रूपम् अस्ति, ब्रूते इति रूपम् अपि अस्ति. दुर्योधनः ब्रवीति ब्रूते इति रूपमपि अस्ति. सः धातुः अदादिगणे अस्ति, ब्रू धातुः अदादिगणे अस्ति, अपि च ऋणित् धातुः इत्यतः स्वरितनितकर्तृभिप्राये क्रियाफले सूत्रेण उभयपदी भवति. व्यक्तायां वाचि इत्यस्मिन् अर्थे एव ब्रू धातुः अस्ति. ब्रू धातोः प्रसङ्गे एकं सूत्रमस्ति, ब्रुव ईट्, ब्रुव ईट् इति सूत्रमस्ति. ब्रुव ईट् इति सूत्रेण ईट् आगमः भवति. ईट् इति कथनेन ईट् आगमः, टित् आगमः अस्ति. ब्रू धातोः परम् ईट् आगमः भवति इत्युक्ते ईकारः आयाति. तदर्थमेव अत्र पश्यतु ब्रवीति इति रूपम् अस्ति, किन्तु तत्र धातुः ब्रू. ब्रू इत्युक्ते दीर्घ ऊकारः अस्ति, धातोः अन्ते दीर्घ ऊकारः अस्ति. इगन्तधातुः, इगन्तधातुः अस्ति इति कारणतः अदादिगणे अपि तिप्रत्ययं निमित्तीकृत्य, इत्युक्ते प्रथमपुरुषे एकवचनप्रत्ययः तिप् अस्ति खलु, तिप् इत्यत्र पकारः इति संज्ञकः, ब्रूयोगः तिप्, तिप् प्रत्ययं निमित्तीकृत्य गुणकार्यं भवितुं शक्नोति. अदादिगणे शपः लुक् भवति, तत्तु साधु एव, किन्तु तिप् प्रत्ययं निमित्तीकृत्य धातुरूपी अङ्गे गुणकार्यं भवितुमर्हति. तिप्रत्ययं निमित्तीकृत्य ब्रो भवति, सार्वधातुक अर्धधातुकयोः इति सूत्रेण ब्रो भवति. पश्चात् ब्रुव ईट् इति सूत्रेण ईट् आगमः, ईट् आगमः भवति. ईट् इत्युक्ते तत्र टकारः इति संज्ञकः, ब्रो योगः इ इति स्थितिः अस्ति. तत्र एचोयवायावः इति सन्धिसूत्रेण औ, ओकारः अस्ति खलु ब्रो इत्यत्र, ओकारः अस्ति, ओकारस्य स्थाने औ आदेशः भवति इत्यतः ब्रौ इति भवति. ब्रौ योगः ईति. तत्र ई कथमागतम् इत्युक्ते ब्रुव ईट् इति सूत्रेण आगतम्. ब्रवीति इति स्थितिः अस्ति. दुष्करं योधनं येन सह इति साधु भवति. पाण्डवानां सेना पाण्डवसेना इति भवति. पाण्डवसेनां दृष्ट्वा इत्युक्ते अत्र क्रियाद्वयमस्ति, पाण्डवसेनां दृष्टवान्. अत्र एकः एव कर्ता अस्ति, दुर्योधनः एव एकः एव कर्ता, क्रियाद्वयं करोति. पाण्डवसेनां पश्यति, पश्चात् ब्रवीति. अतः पूर्वकालिकी क्रियायाः कृत्वा प्रत्ययः. वदतु अत्र विशेषणं कर्तुं शक्यते वा? दुर्योधनस्य विशेषणं पाण्डवसेना द्रष्टा दुर्योधनः. पाण्डवसेना द्रष्टा, द्रष्टा इति तृजन्तरूपम् अस्ति, ऋकारान्तपदम् अस्ति. द्रष्टृ इति प्रातिपदिकम् अस्ति. द्रष्टा, द्रष्टारौ, द्रष्टारः एवं रूपाणि भवन्ति. ऋकारान्तप्रातिपदिकं भवति. तृजन्तरूपाणि अपि कर्तृपदस्य विशेषणानि भवन्ति, इत्युक्ते कर्त्रार्थकप्रत्ययः. वयं पठितवन्तः खलु कर्तरि कृत् इति सूत्रेण सामान्यतया कृत् प्रत्ययान्तपदानि कर्तृपदस्य विशेषणानि भवन्ति, किन्तु कुत्रचित् अपवादाः सन्ति. अत्र पाण्डवसेना द्रष्टा दुर्योधनः ब्रवीति इति अपि वक्तुं शक्यते. अपि च ब्रूधातोः प्रसङ्गे अन्यत् वैशिष्ट्यमस्ति. ब्रुवः पञ्चानाम् आदित अहो ब्रुवः इति एकं सूत्रमस्ति. ब्रुवः पञ्चानाम् आदित अहो ब्रुवः इति सूत्रेण प्रथमपञ्चप्रत्ययानां स्थाने विकल्पेन अन्यद् रूपमस्ति. आह इत्युक्ते ब्रवीति, इत्युक्ते ब्रवीति आह इति रूपद्वयमपि अस्ति. तत्र विशिष्टसूत्रेण पञ्चसु स्थलेषु पञ्चप्रत्ययानां प्रसङ्गे विकल्पेन आदेशाः भवन्ति इति कृत्वा अन्यद् रूपमपि अस्ति. ब्रवीति आह इति रूपद्वयमपि साधु. सामान्यं पदमस्ति वदति, नो चेत् वक्ति. वद् धातोः रूपं वदति, वच् धातोः रूपं वक्ति. चतुर्थं करोतु. हा भगिनि, गुरून् हत्वा भोगान् खडं भुञ्जीय गुरून् हत्वा अर्जुनं वदति. गुरून् हत्वा भोगान् खडं भुञ्जीय हन्दातु हत्वा. गुरून् रूपाणि वदतु. गुरुः गुरुः गुरु गुरवः गुरुं गुरु गुरून् गुरून् इत्यत्र णत्वं किमर्थं नास्ति? अन्तिम नकार अस्ति चेत्. उत्तमं. पदान्तस्य इति सूत्रेण अणत्वनिषेधकसूत्रेण अणत्वं न भवति. शत्रून् इत्यत्रापि अणत्वं न भवति. यद्यपि निमित्तमस्ति तथापि पदान्तनकारः अस्ति इत्यतः पदान्तस्य इति सूत्रेण अणत्वनिषेधकसूत्रेण अणत्वं न भवति. गुरून् शत्रून् इत्यत्र हत्वा, अत्र हन् धातुः अस्ति. हन् धातोः लटीरूपं किमस्ति? लटीरूपं हन्ति. हन्ति अत्र रूपं साधयतु. हन्ति रूपं साधयतु. हन् योगः अदादिगणे अस्ति भगिनि. उत्तमं. हन् योगः ति लुक् शप् लुक् भवति. ति हन्ति वर्णमेलनमेव. उत्तमं. वर्णमेलनमेव हन् योगः ति हन्ति तावदेव. तत्र रूपाणि पश्यामश्चेत् हन्ति हतः घ्नन्ति इति रूपाणि भवन्ति. प्रथमपुरुष बहुवचनरूपं घ्नन्ति. हन् धातोः प्रसङ्गे एकं विशिष्टं सूत्रं कार्यं करोति. अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक् निति इति सूत्रेण अत्र अनुनासिकवर्णः लुप्यते. यथा यम् धातुः अस्ति चेत् यत्वा, रम् अस्ति चेत् रत्वा, नम् अस्ति चेत् नत्वा, गम् गत्वा, हन् हत्वा, मन् मत्वा. एतादृशधातवः षड् धातवः सन्ति. एतेषां षण्णां धातूनां प्रसङ्गे इदं सूत्रं कार्यं करोति. अतः अनुनासिकवर्णस्य लोपः भूत्वा हन् इत्यस्य रूपं हत्वा इति भवति. भुज् धातोः रूपमेव भोगः. वयं पठितवन्तः खलु भुनक्ति भुङ्क्ते भुज् धातोः रूपाणि, लटीरूपाणि. भुज् धातोः रूपमेव भोगः. महोदय साधयतु. भुज् इति धातुः अस्ति. तदनन्तरं इष्टप्रत्ययः योजन इष्टप्रत्ययस्य योजनेन तत्र घञ् प्रत्ययः अस्ति. घञ् घञ् वा? ओके ओके. भुज् धातुः अस्ति. भुज् धातुतः क्ता प्रत्ययस्य योजनेन भुक्ता इति रूपं सिद्ध्यति. अपि च क्तान्तरूपम् अस्ति चेत् तत्र गुणकार्यं न भवति खलु. क्ता प्रत्ययः कित् प्रत्ययः अस्ति. क्ता प्रत्ययः कित् अस्ति. क्तावतु प्रत्ययः कित् अस्ति. क्तिन् प्रत्ययः कित् अस्ति. कित्वात् गुणनिषेधः भवति. भुज् धातोः रूपं भुक्ता, भुक्तवान्, भुक्त्वा इत्यादि रूपाणि भवन्ति. भोगः इति कथनेन तत्र गुणकार्यं दृश्यते. घञ्प्रत्ययः कित् नास्ति वा, ककारः घकारः कवर्गः एव किल, तदपि इत्संज्ञकः अस्ति किल. तत्र चिन्तनं किं भवेत्, महोदयेन यत् पृष्टमासीत् तस्य उत्तरं किम् इत्युक्ते, घञ् इति कथनेन घकारः कवर्गीयवर्णः एव. लशक्वतद्धिते इति सूत्रेण घकारस्य इति संज्ञा भवति. लशकु इति कथनेन कवर्गीयवर्णः अस्ति इत्यतः घकारस्य इति संज्ञा भूत्वा तस्य लोपः इत्यनेन लुप्यते. किन्तु सः प्रत्ययः कित् नास्ति. कित् इत्युक्ते साक्षात् कित्वं एव भवितव्यम्. साक्षात् कित्वं भवेत्, कवर्गीयव्यञ्जनम् इति कारणेनैव लोपः भवति. सूर्यकुमारी भगिनी, कनिति च सूत्रं किं वदति? क्निति च कित् गित् नित् अस्ति चेत् गुणनिषेधः भवति. उत्तमं. प्रत्ययः साक्षात् कित् नित् इत्युक्ते कुत्रचित् नित्वम् अध्यारोप्यते, अतः सः प्रत्ययः साक्षात् कित् प्रत्ययः अथवा साक्षात् गित् प्रत्ययः अथवा तस्मिन् प्रत्यये नित्वम् अध्यारोप्यते चेदपि, इत्युक्ते प्रत्ययः कित् गित् नित् अस्ति चेदेव गुणनिषेधः. घञ् इत्यत्र घकारः अस्ति. घित् इति न उक्तमस्ति खलु सूत्रे? भुज् धातुतः भोगः इत्यत्र, भुज् इति धातुः लघु इगुपधधातुः. भुज् इत्यत्र उपधायाम् उकारः अस्ति इत्यतः पुगन्तलघुपधस्य च इति सूत्रेण घञ् प्रत्ययं निमित्तीकृत्य गुणकार्यं भूत्वा भुज् भोज् भवति, पश्चात् सन्धिकार्यं भूत्वा भोग इति रूपं भवति. जकारस्य स्थाने गकारः आयाति. तत्र अन्यत् सूत्रमस्ति इति भाति. जकारः कथं करः भवति? तत्र चोः कुः नास्ति, तत्र एकम् अन्यत् सूत्रमस्ति. चजोः कुघिण्यतोः इति एकं सूत्रमस्ति. चजोः कुघिण्यतोः, त्यज् धातुतः त्यागः, रञ्ज् धातुतः रागः इति रूपाणि भवन्ति. अत्र भुज् अस्ति चेत् भोगः इति रूपं सिद्ध्यति. सूर्यकुमारी भगिनी, भवती वदतु, हन् धातोः ल्युडन्तरूपं किं भवति? हननं भवति. क्तान्तरूपं हतः, क्तवत् रूपं हतवान्. तृजन्तरूपं किं भवति? हन्ता. उत्तमं. तृजन्तरूपं स्त्रीलिङ्गे हन्त्री, कर्ता अस्ति चेत् स्त्रीलिङ्गे कर्त्री इति भवति. एवमेव हन्ता अस्ति हन्त्री इति भवति. हन्तव्यं, हननीयम्. णुवुल् प्रत्ययान्तरूपं पश्यामश्चेत् घातकः इति भवति. पठ् धातोः णुवुल् रूपं किम् अस्ति? पाठकः. किन्तु हन् धातोः णुवुल् रूपं घातकः. घ्नन्ति अस्ति खलु. घ्नन्ति इति रूपं साधयितुमिच्छामश्चेत् तत्र हो हन्तेर् अणिनिन्नेषु इति एकं विशिष्टं सूत्रमस्ति. हो हन्तेर् अणिन्नेषु, हन् धातोः प्रसङ्गे इदं सूत्रं कार्यं करोति. हकारस्य स्थाने घकारादेशः भवति, अतः णुवल् रूपं घातकः. अत्र विशिष्टं रूपम् अस्ति, तदर्थं वदन्ती अस्मि. कथम् इत्युक्ते केन प्रकारेण. कथम् इति अव्ययपदमस्ति. कथम् इत्यस्य रूपाणि सर्वासु विभक्तिषु भिन्नानि रूपाणि न सन्ति खलु, अतः कथम् इति अव्ययपदमस्ति. किं शब्दात् निर्मितं. किमश्च इति एकं सूत्रमस्ति. किमश्च इति सूत्रेण कथम् इति रूपं साधितमस्ति. तद्धितान्तपदं, तद्धितान्तपदमस्ति इति कारणतः कृत् तद्धितसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा भवति. प्रातिपदिकसंज्ञा भवति, पश्चात् सुप्रत्ययं योजयामः. किन्तु सुप्रत्ययः न दृश्यते. किमर्थम् इत्युक्ते सुपोधातुप्रातिपदिकयोः इति सूत्रेण सुप्रत्ययस्य लोपः भवति. कथम् इति सुबन्तमेव. तद्धितान्त अव्ययं, तद्धितान्त सुबन्तम्. सुबन्तम् इत्युक्ते अस्य शब्दस्य अन्ते सुप्रत्ययः अस्ति, किन्तु सुपधातुप्रातिपदिकयोः इति सूत्रेण अत्र स्थितस्य सुप्रत्ययस्य लोपः भवति इति कृत्वा अव्ययं भवति. कथम् इत्युक्ते केन प्रकारेण इति अर्थः अस्ति. भुञ्जीय इति रूपम् अस्ति, भुज् धातोः रूपमेव भुञ्जीय. अहं कथं भुञ्जीय इति सः वदति. लुङ् अस्ति किल? न महोदय, लुङ् नास्ति. लुङ् नास्ति वा? लिट् रूपं वा? मा पैषीः इति तादृशं रूपमेव किल? भुञ्जीय इति विधिलिङ्गकाररूपम्, उत्तमपुरुष विधिलिङ्गकाररूपम्. विधिलिङ्गकारे उत्तमपुरुष आत्मनेपदी. अहं पूर्वम् उक्तवती खलु, भुज् धातुः उभयपदी धातुः अस्ति. पालनाभ्यवहारयोः इत्यस्मिन् अर्थे, पालनार्थे अभ्यवहारार्थे इत्युक्ते भक्षणार्थे अस्य प्रयोगः भवति. धातुः उभयपदी धातुः, वृधादिगणीयधातुः, आत्मनेपदिरूपम् अत्र दत्तमस्ति. कथं भुञ्जीय? उत्तमपुरुष आत्मनेपदे एकवचनम्. इदं वाक्यं कः वदन् अस्ति? अर्जुनः. अर्जुनः अर्थं वदतु. गुरून् हत्वा, गुरून् हत्वा भोगान् कथं भुञ्जीय? कृष्णः वदति, अर्जुनः वदति, न कृष्णः वदति युद्धं कुरु. तदनन्तरम् अर्जुनः वदति गुरून् हत्वा कथं भोगान् भुञ्जीय? कथं भुञ्जीय प्रश्नवाचकमस्ति, प्रश्नवाचकवाक्यमस्ति. गुरून् मारयित्वा एतान् भोगान् कथं भोक्तुं शक्नोमि? विधिलिङ्गकार उत्तमपुरुष एकवचनमस्ति, भुञ्जीय इति. साधु. अग्रे सुजात भगिनी भवती करोतु. आं भगिनि. एवम् उक्त्वा अर्जुनः उपाविशत्. एवम् उक्त्वा वच् धातुतः उक्त्वा त्वान्तरूपमस्ति. उपाविशत् उपसर्ग अस्ति. आ अपि उपसर्गति विश् धातुतः विशत् उपाविशत्. एवम् उक्त्वा द्वयोर्मध्ये सन्धिकार्यमस्ति वा? सन्धिकार्यं नास्ति, स्वरवर्णः अस्ति इत्यनेन एवं मकार एव तिष्ठति. उपाविशत् अत्र लकारः कः? उपाविशत् उपाविशत् लङ्लकार लङ्लकारः. पदविच्छेदं करोतु. उपा उपयोगः आविशत् आविशत् आविशत् उपा इति उपसर्गः अस्ति, अविशत् इति लङ्लकाररूपमस्ति. लङ् रूपम् अस्ति इति कारणतः लुङ् लङ् लृङ्क्षु अट् उदात्तः इति सूत्रेण अडागमः भवति इत्यतः अविशत् विश् धातोः लङ् रूपम् अविशत्. आदौ लङ् रूपं साधनीयं, पश्चात् एव उपसर्गं योजयामः. उपायोगः अविशत् सवर्णदीर्घसन्धिकार्यं भूत्वा उपाविशत्. अत्र एकवचनरूपं दत्तमस्ति, प्रथमपुरुषे एकवचनरूपम् उपाविशत्. अन्यानि रूपाणि वदतु. उपाविशत् उपाविशतात् उपाविशन्. महोदय भवान् वदतु रूपाणि. आम् उपाविशत् उपाविशताम् उपाविशन् उपाविशः उपाविशितम् उपाविशत उपाविशम् उपा विषाव उपाविशाम तदेव. उत्तमम्. उपाविशत् उपाविशताम् उपाविशन् उपाविशः उपाविशतम् उपाविशत उपाविशम् उपाविशाव उपाविशाम एवं रूपाणि भवन्ति. अविशत् अविशताम् अविशन् अविशः अविशतम् अविशत अविशम् अविशाव अभिशाम ईदृशानि रूपाणि आदौ साधनीयानि, पश्चात् उप उपसर्गस्य योजनेन रूपं सिद्ध्यति. अर्जुनः, अर्जुनस्य अन्यनाम अस्ति सव्यसाची, तत्र प्रातिपदिकं किम् अस्ति? नकारान्तप्रातिपदिकं. सव्येन हस्तेन अपि सचति, अथवा सव्येन हस्तेन बाणं सन्ददाति. सव्येन हस्तेन सचति, सचति इत्युक्ते बाणं सन्दधाति इति अर्थः अस्ति. सव्यम् अपसव्यं भवती श्रुतवती वा? किल सव्यम् अपसव्यम् इत्युक्ते वामहस्तेन अपि. अर्जुनस्य अन्यनाम अस्ति गाण्डीवी, तत्र प्रातिपदिकं किम्? नकारान्तशब्दः गुणी शब्दवत् गाण्डीवी इति नकारान्तपदमस्ति. गाण्डीविन् इति प्रातिपदिकमस्ति. अर्जुनः उपाविशत् इति वाक्यं दत्तमस्ति, लङ् लकाररूपं प्रयुक्तमस्ति. अर्जुनः उपाविशत्. अस्मिन्नेव अर्थे भूतकालार्थे क्ताप्रत्ययः क्तवतु प्रत्ययः अपि प्रयुज्य वाक्यानि रचयितुं शक्नुमः. महोदय वदतु. अर्जुनेन उपाविशत, उपाविश्यत, अर्जुन उपाविश्यत इति असाधु उपविष्टवान्. भगिनी वदतु, भूमा भगिनी. अर्जुनः उपाविष्टवान्, उपविष्टवान्, अर्जुनः उपविष्टवान् इति अत्र तुल्यं वाक्यं, समानार्थकवाक्यमस्ति. अर्जुनः उपाविशत् तस्मिन् स्थाने अर्जुनः उपविष्टवान्. एवम् उक्त्वा अर्जुनः उपविष्टवान्. उपविष्टवान् इत्यत्र क्तवतु रूपमस्ति. क्तवतु प्रत्ययः अपि भूतकालार्थकप्रत्ययः, अपि च क्तवतु प्रत्ययः कर्त्रार्थकप्रत्ययः इत्युक्ते कर्तारं बोधयति, कर्तृपदस्य विशेषणं भवति. अर्जुनः उपविष्टवान् इति साधु. क्तान्तरूपं प्रयुज्य वदतु. अत्र एकं वैशिष्ट्यमस्ति, अर्जुनः उपविष्टः, अर्जुनः उपविष्टः इति साधुवाक्यं भवति. कथं? कर्तरिक्तप्रत्ययः. अत्र चिन्तनं कथं भवेत्? क्तवतु प्रत्ययः कर्त्रार्थकप्रत्ययः, किन्तु क्ताप्रत्ययः कर्मार्थकप्रत्ययः. वस्तुतः क्ताप्रत्ययः कर्मार्थकप्रत्ययः, किन्तु तत्रापि अपवादाः सन्ति. अपवादाः के इति प्रश्ने सति, क्ताप्रत्ययस्य रूपं त्रिषु स्थलेषु कर्त्रार्थे अपि भवति. धातुः अकर्मकधातुः अस्ति चेत्, गत्यर्थकधातुः अस्ति चेत्, श्लिषादयः नाम्ना केचन धातवः सन्ति, श्लिषादिषु अन्यतमधातुः अस्ति चेत्, एतेषु त्रिषु स्थलेषु कर्त्रार्थे अपि क्ताप्रत्ययस्य प्रयोगः भवति. क्ताप्रत्ययः कर्त्रार्थे अपि भवितुं शक्नोति. कदा? धातुः अकर्मकधातुः, गत्यर्थकधातुः, श्लिषादयः धातवः सन्ति चेत् क्ताप्रत्ययान्तरूपं कर्त्रार्थे अपि भवति. अत्र धातुः अकर्मकधातुः, वस्तुतः विषधातुः सकर्मकः एव, किन्तु उपविशति, उपविशति इत्यत्र अकर्मकप्रयोगः अस्ति. सः उपविशति. कुत्र उपविशति? आसन्दे उपविशति. उपविशति इति उपयुज्य वाक्यं रचयितुम् इच्छामश्चेत् तत्र कर्मपदं न सम्भवति. सः उपविशति, अर्जुनः उपाविशत् तावदेव, तत्र कर्मपदम् अनावश्यकम्. क्तान्तरूपं प्रयुज्य वक्तुमिच्छामश्चेत् अर्जुनः उपविष्टः इति भवितुमर्हति. नो चेत् अर्जुनेन उपविश्यते इत्युक्ते कर्मणि लट् इतोपि साधु भवति, कर्मणि लङ् उपविश्यत. उपविश्यते इति कर्मणि लट् भवति, किन्तु कर्मणि लङ् वक्तव्यं. कर्मणि लङ् एव. उपाविश्यत. अस्तु, अग्रे सरेम. सुजाता भगिनी भवती करोतु. तद् धाम गत्वा न निवर्तते तत् धाम गत्वा न निवर्तते धाम इत्युक्ते किं भगिनि स्थानं गत्वा न निवर्तते नी उपसर्ग वर्तधातु अस्ति वृत्तधातु अस्ति निवर्तते आत्मनेपदे उत्तमं वृत्तधातोः रूपं वर्तते अस्ति नी उपसर्गपूर्वकः अस्ति निवर्तते अत्र गम् धातुः सकर्मकः अस्ति इति कारणतः तद् धाम इति लिखितमस्ति तत्र कर्मपदम् अस्ति धाम इति कर्मपदमस्ति भूमा भगिनी भवती वदतु धामशब्दस्य रूपाणि धामन् प्रातिपदिकं वा धामन् महोदय भवान् वदतु रूपाणि धामधामनी धामानि धामधामनी धामानि धामन् इति नकारान्तशब्दं नपुंसकलिङ्गं नपुंसकलिङ्गपदं कथं जानीमः नपुंसकलिङ्गपदम् इति तत् धाम इति लिखितं किल तद् इति लिखितमस्ति तद् इति नपुंसकलिङ्गपदमस्ति इति कारणतः तद् धाम सर्वनामपदं तस्य विशेषणं भवति तद् इति नपुंसकलिङ्गपदम् अतः धाम इति पदमपि नपुंसकलिङ्गपदं भवति धामधामनी धामानि धामधामनी धामानि इति रूपाणि भवन्ति किन्तु तत्र एकं वैशिष्ट्यमस्ति द्विवचनरूपम् अस्ति धामनी इत्यत्र अन्यद् रूपमपि अस्ति धाम्नी धाम्नी इति रूपमपि भवति यथा नामन् नामन् शब्दस्य रूपाणि वदतु नाम महोदय वदतु नाम नामनी नामानि नाम नाम्नी नामानि पुनः वदतु स्पष्टतया वदतु नाम नामनी नामानि द्वितीय विभक्ति अपि नाम नामनी नामानि परन्तु द्वितीय द्विवचनरूपं नाम्नी अपि भवति विकल्पेन उत्तमं तदेव वक्तुमिच्छामि नाम नामनी नाम्नी नामानि नाम नामनी नाम्नी नामानि धाम शब्दस्य रूपाणि अपि एवमेव भवन्ति धाम धामनी धाम्नी धामानि धाम धामनी धाम्नी धामानि इदानीं सुजाता भगिनी चर्मशब्दस्य रूपाणि वदतु चर्म चर्म चर्मणि चर्म चर्माणि चर्म चर्मणि चर्माणि चर्म चर्मणि चर्माणि णत्वं भवति चर्मचर्माणि चर्माणि रूपाणि भवन्ति कर्मशब्दस्य रूपाणि कर्म कर्माणि कर्माणि कर्म कर्म कर्मणि कर्माणि कर्मण कर्मणा एवं रूपाणि भवन्ति गम् धातोः रूपमेव गत्वा तद्धाम गत्वा इति लिखितम् अस्ति बहुवचनरूपं वदामश्चेत् तानि धामानि गत्वा तानि धामानि गत्वा इति न निवर्तते इत्युक्ते पुनरागमनं नास्ति इति अर्थः मोक्षप्राप्तिः भवान् जानाति खलु महोदय एकः श्लोकः अस्ति भगवद्गीतायां पञ्चदशोऽध्यायः अस्ति पुरुषोत्तमप्राप्तियोगः नाम्ना एकः अध्यायः अस्ति तस्मिन् अध्याये इदं वाक्यम् उक्तमस्ति न तद्भासयते सूर्यो न शशाङ्को न पावकः यद्गत्वा न निवर्तन्ते तद्धाम परमं मम इति परमात्मा वदति किं वदति न तद्भासयते सूर्यो न शशाङ्को न पावकः यद्गत्वा न निवर्तन्ते तद्धाम परमं मम पुरुषोत्तमप्राप्तियोगः नाम्ना पञ्चदशोऽध्यायः अस्ति चाप्टर् 15 मध्ये 6th श्लोकः पञ्चदशोत्तम अध्यायः वा पञ्चदशोऽध्यायः भवन्तः सर्वे श्रुतवन्तः खलु चारधाम चारधाम यात्रा सुजाता भगिनी भवती वदतु नि उपसर्गपूर्वकः वृत्तधातोः रूपं निवर्तते प्रा अस्ति चेत् प्रवर्तते, परि अस्ति चेत् परिवर्तते, वि अस्ति चेत् विवर्तते, अनु अस्ति चेत् अनुवर्तते, अपा अस्ति चेत् अपवर्तते, वियोगः परियोगः वर्तते विपरिवर्तते. उत्तमम्. एतेषाम् अर्थः भिन्नः. निवर्तते इत्युक्ते लोट्ना, निवर्तते इत्युक्ते पुनरागमनम् इति अर्थः. प्रवर्तते इत्युक्ते परिवर्तते इत्युक्ते परिवर्तनं भवति, बदल्ना. अनुवर्तते इत्युक्ते अनुसरणं करोति. प्रवर्तनं, परिवर्तनं, निवर्तनं, विपरिवर्तनं, अनुवर्तनं, अपवर्तनं, विवर्तनं इत्यादीनि पदानि ल्युडन्तानि, ल्युडन्तपदानि. अग्रे करोतु. जीवः इन्द्रियाणि गृहीत्वा स्थिरं याति. जीवः इन्द्रियाणि गृहीत्वा, ग्रहधातुतः स्वान्तरूपं गृहीत्वा, नवं शरीरं याति. जीवः इत्यस्मिन् स्थाने प्राणी, प्राणी इत्यस्य प्रातिपदिकं किम्? प्राणिन्. अत्र नवं, नवम् इति किमर्थं नपुंसकलिङ्गे अस्ति? शरीरं नपुंसकलिङ्गमस्ति इत्यनेन नवमपि नपुंसकलिङ्गं भवति. विशेषणविशेष्यभावः. नवं शरीरं, नवानि शरीराणि. शरीराणि इत्यत्र अणत्वमस्ति खलु? आम् आं भगिनि. किन्तु संख्यावाचकपदमस्ति चेत्, संख्याविशेषः अस्ति चेत् तत्र नव शब्दस्य प्रातिपदिकं किम् अस्ति? नवम्, नवम् अस्ति भगिनि. नवं शरीरम् इति लिखितम् अस्ति. अत्र अर्थः कः? नूतनशरीरम्. अत्र प्रातिपदिकमस्ति नव. नव इति अकारान्तप्रातिपदिकं. नव इति कथनेन नूतन इति अर्थः. नवं शरीरं, नूतनं शरीरं. जीवः इन्द्रियाणि गृहीत्वा नूतनं शरीरं याति. याति इत्युक्ते प्राप्नोति. किन्तु संख्यावाचकपदमस्ति चेत्, संख्याविशेषः अस्ति चेत् नवन् इति प्रातिपदिकमस्ति. नव, दश इति वदामः खलु, तत्र संख्यावाचकशब्दः अस्ति. प्रातिपदिकं नवन् इति अस्ति. इन्द्रियाणि इत्यत्र णत्वम् अस्ति खलु? आम् आं भगिनि. वदतु. रेपः अस्ति, निमित्तं रेपः अस्ति. अट्कुप्वाङ्नुं यवायेपि इत्यनेन णत्वं भवति, णत्वं भवति. उत्तमम्. इन्द्रियम्, इन्द्रिये, इन्द्रियाणि. अत्र वैशिष्ट्यं किम् इत्युक्ते धातुः ग्रह अस्ति. ग्रहधातोः रूपं गृहीत्वा इति भवति. अयं धातुः अपि सम्प्रसारणी धातुः. धातुः ग्रह. ग्रह इत्यत्र रेफः अस्ति. गकारोत्तरवर्ती रेफः अस्ति. हकारात् पूर्वं रेफः अस्ति. ग्रहिज्या वै व्यधि वष्टि विचति पृच्छति भृज्यति नाम इति नाम्ना एकं सूत्रमस्ति. तेन सूत्रेण सम्प्रसारणं भूत्वा गुरुः भवति. गुरुः योगः त्वा. अत्र इतोपि कार्यमस्ति. इडागमः भवति आदौ. धातुः सेट् अस्ति इति कारणतः इडागमः भवति. इडागमात् परं ग्रहोलिटि दीर्घः इति एकं सूत्रमस्ति. ग्रहोलिटि दीर्घः इत्युक्ते ग्रहधातोः प्रसङ्गे अलिटि दीर्घः भवति. तदर्थमेव गृहीत्वा दीर्घं रूपं तत्र दृश्यते. गृहीत्वा कृतान्तरूपमस्ति गृहीतः. क्तवत् रूपं गृहीतवान्. क्त्वान्तरूपं गृहीत्वा. किन्तु तुमन् रूपं गृहीतुं, ग्रहीतुं, ग्रहीतुं, ग्रहीतुं. तत्र सम्प्रसारणकार्यं न भवति. किमर्थम् इति प्रश्नः. सम्प्रसारणं भवितुम् एकः नियमः अस्ति. कित् प्रत्यये परे एव सम्प्रसारणं भवति, कितिनिति परे एव सम्प्रसारणं भवति. वचिस्वपियजादीनां कित् इत्युक्ते धातोः परं कित् प्रत्ययः स्यात्, नो चेत् नित् प्रत्ययः स्यात्. प्रत्ययं निमित्तीकृत्य कार्यं भवति धातौ. प्रत्ययः कित् नास्ति चेत् सम्प्रसारणकार्यं न भवति. तुमन् प्रत्ययः कित् अस्ति वा? नास्ति. नास्ति, अतः सम्प्रसारणं न भवति. अतः एव ग्रहधातोः रूपं ग्रहीतुं ग्रहीतुम् इति भवति. एवमेव तृच् प्रत्ययः अपि कित् नास्ति. तृच् इति कथनेन केवलं तत्र तकारः एव आदिमवर्णः इत्यतः तत्र कित्वं नास्ति. इत्यतः सम्प्रसारणकार्यं न भवति. अतः ग्रहधातोः तृजन्तरूपमपि तत्र सम्प्रसारणम् अभूत्वा ग्रहीता, किन्तु कृतान्तरूपं गृहीतं, गृहीतः, गृहीतवान्, गृहीत्वा, गृहीत्वा. इत्यत्र क्त्वा प्रत्ययः कित् प्रत्ययः, कित् प्रत्ययः अस्ति इति कारणतः ग्रहिज्या वयि व्यधि इति दीर्घसूत्रेण सम्प्रसारणकार्यं भूत्वा ग्रह इत्यस्य रूपं गृह भवति. सुन्दरमहोदय, भवान् करोतु अग्रे. धन्यवादः भगिनि. धन्यवादः. भोगान् भुक्त्वा जीवः पुनः मर्त्यलोकं विशति. भोगान् भुक्त्वा जीवः पुनः मर्त्यलोकं विशति. ओके, अत्र भुक्त्वा इति रूपम् अस्ति. भोगान् भोगः भोगः भोगौ भोगाः, भोगं भोगौ भोगान्, द्वितीया विभक्ति बहुवचनं रूपम् अस्ति. भुक्त्वा इति भुज् धातोः त्वान्तम् अव्ययम् अस्ति. भुक्त्वा, भुक्त्वा इति क्त्वान्तरूपम् अस्ति, अव्ययम् अस्ति. भुज् धातोः क्त्वान्तरूपमेव भुक्त्वा, भुज् धातोः घञ्यन्तरूपमेव भोगः. भोगः, ओके, घञ्यन्तरूपं भोगः. भुक्त्वा इत्यत्र गुणः नास्ति. किमर्थम्? किमर्थं चेत् कित् कित् अस्ति. त्वा त्वा इति प्रत्ययः कित् प्रत्ययः अस्ति, कारणेन तस्य गुणनिषेधक अस्ति, गुणनिषेधः. भुक्त्वा इत्यत्र क्त्वा प्रत्ययः कित् प्रत्ययः, कित्वात् गुणनिषेधः. किन्तु भोगः इत्यत्र कित्वं नास्ति. घञ् प्रत्यये घकारः इति संज्ञकः एव, किन्तु कित्वं नास्ति साक्षात् इत्यतः पुगन्तलघुपधस्य च इत्यनेन गुणकार्यं भूत्वा भुज् भोज् भवति भोगः इति रूपं. जीवः इति पुंलिङ्गपदमस्ति. पुनर् इति रेफान्तव्ययं. पुनः इति यत्र विसर्गः दृश्यते तत्र वस्तुतः रेफः अस्ति. पुनर् इति रेफान्तव्ययम्. पुनः मर्त्यलोकं विशति, प्रविशति. अत्र मर्त्यलोकम् इति मृत्तिका इति रूपं वा, मृत् मरणम् इति रूपं वा, मर्त्य इत्यस्य रूपम्? मृ इति धातुः अस्ति. मृ धातोः रूपमेव म्रियते, लटीरूपं म्रियते. लोकम् इति अर्थः वा, मरणयुक्तं लोकम्? मृ धातोः लटीरूपं म्रियते, णिजन्तरूपं मारयति. मृ धातुतः मर्ता इति रूपं सिध्यति, पश्चात् मर्त्य सोपानानि सन्ति इति भाति. मर्ता, मर्त्य. किमर्थं मृत्तिका इति न गृहीतव्यं? मृत्तिका अपि अस्ति किल, अस्मिन् लोके एव मृत्तिका अस्ति किल, तादृशं मृत्तिकासम्बन्धी लोकम् इत्यपि वक्तुं शक्यते किल? मर्त्यः इत्युक्ते मनुष्यः यस्य मरणमस्ति इति. तत् साधु एव, परन्तु एतादृशमपि चिन्तनं भवितुमर्हति किल. मर्त्यलोकम् इति कृत्वा मृत्तिका इति सेण्ड् सेण्ड् इति अर्थं स्वीकृत्य मृत्तिकासम्बन्धी लोकम् इत्यपि वक्तुं शक्यते किल? न जाने, अहं चिन्तयामि मृधातोः रूपम् इति. मृधातोः ल्युडन्तरूपं मरणम् अस्ति. मृधातुतः निर्मितं पदं मर्ता, तस्मात् परं मर्त्य. यत् इति प्रत्ययः अस्ति चेत् मर्त्या भवति. लोकः इति पुंलिङ्गपदमस्ति. मर्त्यलोकं विशति इति लिखितमस्ति. वस्तुतः विष धातुः सकर्मकः एव. मर्त्यलोकं विशति इत्युक्ते कर्मपदं सम्भवति, किन्तु उपविशति इत्यत्र अकर्मकप्रयोगः. कुत्र उपविशति? आसन्दे उपविशति इति एव वक्तव्यमस्ति. आसन्दम् उपविशति इति असाधुप्रयोगः. उपविशति इत्यत्र कर्मपदं न सम्भवति, किन्तु प्रविशति विशति इत्यत्र सकर्मकप्रयोगः इति वार्ता अस्ति. विश् धातुः लघुपदधातुः, किन्तु गुणकार्यं किमर्थं न भवति वदतु. विश् धातु लघुपदधातुः. ओके. विश् धातुः वि षकारः. ओके. वकारः इकारः षकारः. ओके. विश् भवती वदतु. ये द्विवादिगणे अस्ति इच्छनेन गुणना भवति. तुदादिगणे अस्ति शाप्रत्ययः. शाप्रत्ययः अस्ति, तुदादिगणे अस्ति इति कारणतः धातुः लघुपदधातुः एव. विश् इति कथनेन तालवे शकारात् पूर्वं ह्रस्व इकारः अस्ति, इत्युक्ते धातौ गुणकार्यं भवितुम् आनुकूल्यमस्ति, किन्तु एषः धातुः तुदादिगणे अस्ति. तुदादिगणे अस्ति इत्यतः सुदादिगणे सुदादिभ्यः शः इति सूत्रेण शा विकरणप्रत्ययः आयाति. शा विकरणप्रत्यये शित्वमस्ति किन्तु पित्वं नास्ति इत्यतः तत्र गुणकार्यं न भवति. धातुः तुदादिगणे अस्ति इत्यतः विशति इति रूपमेव भवति. अयमेव धातुः भुवादिगणे अस्ति चेत् वेषति भवति स्म इति वार्ता. अग्रे करोतु महोदय. तत्त्वं विदित्वा त्वं न शोचितुम् अर्हसि. तत्त्वं तस्य इदम् इति तत्त्वं किल. तस्य इदं तत्त्वम् इत्यत्र तकारद्वयं लेखनीयं. पश्यन्तु, तत् योगः त्वं, यदा वयं लिखामः तकारद्वयम् आयाति. विदित्वा वदतु. विदित्वा विद् इति धातुः. विद् इति धातुः तत्र अत्र इडागमः भवति. इद इडागम अनुकूल्यम् अस्ति इति तत्त्वान्तरूपम् इत्युक्ते विद् इकारः विद्वा विदित्वा इति रूपं सिद्ध्यति. उत्तमम्. विद् धातुः बहुषु गणेषु अस्ति, किन्तु अत्र कस्मिन् अर्थे अस्ति? ज्ञात्वा इति अर्थे अस्ति. तत्त्वं ज्ञात्वा. उत्तमम्. विद् धातुः बहुषु गणेषु अस्ति. भुवादिगणे विद् धातुः अस्ति चेत् तस्य रूपं विद्यते इत्युक्ते अस्ति, वर्तते इति अर्थः अस्ति. अकर्मकधातुः विद् धातुः, किन्तु अत्र यः धातुः उक्तः सः धातुः अदादिगणे अस्ति. अदादिगणे विद् धातुः ज्ञाने इत्यस्मिन् अर्थे अस्ति. तस्य रूपमेव वेत्ति. शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गानरसं फणिः. अत्र वेत्ति इत्युक्ते जानाति इत्यस्मिन् अर्थे अयं विद् धातुः अस्ति. तत्त्वं विदित्वा इत्युक्ते तत्त्वं ज्ञात्वा त्वं शोचितुं न अर्हसि. त्वं शोचितुं न अर्हसि इति शोचितुं शुचिधातोः शोच् भवति. शोचितुं तुमुन्नन्तं भवति. इडागमः अपि भवति, तुमुन्नन्तं भवति. शोचितुम् इति रूपं भवति. इडागमः किमर्थं भवति? इडागमः शुचिजातु. ओके. किमर्थं भवति? सूर्यकुमारी भगिनी भवती वदतु. निजन्तरूपमस्ति. न शोचितुम् इति लिखितम् अस्ति. भवति उत्तमं. तुमुन् प्रत्ययः इडनुकूलप्रत्ययः. तुमुन् इत्यत्र तकारः अस्ति. सः तकारः वलादिवर्णः, वशादिः नास्ति. प्रत्यये अपि इडनुकूलता वर्तते. अतः इडागमः भवति. गुणकार्यं किमर्थं भवति? सुगन्तलघुपदस्य शुच्युधातुः इगन्त इगुपदधातुः इगुपदधातुः अपि च तुमन् प्रत्ययः आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्ययं निमित्तीकृत्य शुच् इति इगुपथधातौ पुगन्तलघुपथस्य च सूत्रेण गुणकार्यं भूत्वा शुच् शोच् भवति. शोच् योगः ईतुं शोचितुम् इति रूपम्. अत्र विद्धधातुः अदादिगणे अस्ति चेदेव ज्ञाने इत्यस्मिन् अर्थे विद्धधातुः अदादिगणे अस्ति. तस्य लटीरूपं वेत्ति वेत्ति वेत्ति वित्तः विदन्ति. अदादिगणीयविद्धधातोः प्रसङ्गे एव एकं सूत्रमस्ति, विदो लटो वा विदो लटो वा इति सूत्रेण रूपद्वयं सिद्ध्यति. इत्युक्ते परस्मैपदप्रत्ययानां प्रसङ्गे वेद इति अन्यद्रूपमपि सिद्ध्यति. वेत्ति वेद इति रूपद्वयमपि तत्र अस्ति. विद्धधातुः तुदादिगणे अस्ति चेत् तत्र विन्दति इति रूपं सिद्ध्यति. विन्दति इत्युक्ते विन्दति इत्युक्ते प्राप्नोति प्राप्नोति वा. ओ ओके ओके. विन्दति अत्र इदित् धातुः अस्ति वा? विन्दति इत्युक्ते इदित् धातुः वा? इदित् नास्ति. शेम् उचादीनाम् इति विशिष्टसूत्रेण तुदादिगणे मुच् अस्ति चेत् मुञ्चति विद् लाभे इति अर्थे. उपदेशवाक्यं तत्र रूपं किं किं भवति? विद्लु लाभे. इदित् धातुः नास्ति. इदित् धातुः अस्ति चेत् नुमागमः भवति. तुदादिगणीयविद् धातोः प्रसङ्गे शेम् उचादीनां तुदादिगणे एकः अन्तर्गणः अस्ति. मुचादिगणः नाम्ना एकः अन्तर्गणः अस्ति. तस्मिन् मुचादिगणे विद्धातुः अस्ति इति कारणतः शेमुचादीनाम् इति सूत्रेण नुमागमः भूत्वा विन्दति. विन्दति इत्युक्ते प्राप्नोति. अर्हसि इति रूपम् अस्ति. भूमा भगिनी वदतु, अर्हसि वदतु. अर्हति, अर्हताम्, अर्हन्ति, अर्हसि, अर्हताम्, अर्हथ. तां किमर्थम् अत्र लट्टी रूपाणि सम्यक्? अर्हतम् अर्हथ अर्हतः. महोदय भवान् स्मारयतु. अर्हति, अर्हतः, अर्हन्ति, अर्हसि, अर्हथः, अर्हथ, अर्हामि, अर्हावः, अर्हामः. उत्तमम्. अर्हामि, अर्हावः, अर्हामः. यथा पठति, पठतः, पठन्ति, पठसि, पठतः, पठथ, पठामि, पठावः, पठामः. एवमेव अर्हति, अर्हतः, अर्हन्ति, अर्हसि, अर्हथः, अर्हथ, अर्हामि, अर्हावः, अर्हामः. किन्तु लोट्लकारे अर्हाणि इति भवति. उत्तमपुरुषे एकवचनरूपम् अर्हाणि. किमर्थं चेत् तत्र णत्वं वक्तव्यं. यथा करवाणि, अर्हाणि एवं रूपाणि भवन्ति. दशमं वाक्यं पठनीयं. सूर्यकुमारी भगिनी भवती करोतु. ज्ञानासिना संशयं चित्वा योगम् आचर. ज्ञानी ज्ञानसिना संशयं चित्वा, चित् धातुतः त्वान्तरूपं चित्वा. छिद् धातोः ल्युडन्तं किं भवति? भगिनी कृपया भवती वदतु. छिद् धातोः रूपमेव छेदः खलु? छिद् धातुः रुधादिगणे अस्ति. तस्य रूपमस्ति छिनत्ति. छिद् धातुः द्वैधीकरणे इत्यस्मिन् अर्थे. द्वैधीकरणम् इत्युक्ते विभजनं. महोदय वदतु, द्वैधीकरणं. द्वैधीकरणम् इत्युक्ते द्विधा छेदनं करणीयम् इति. द्विधा छेदनं करणीयं, खण्डद्वयं करणीयम् इति. उत्तमं. छिद् इति धातोः रूपमेव छित्त्वा. छिद् धातोः रूपमेव छेदः, छेदनं, छेदकः इत्यादीनि रूपाणि भवन्ति. किन्तु छिद् धातोः कता प्रत्ययन्तरूपं छित्त्वा छित्तः छित्तः न छिन्नः छिन्नः तावत् रूपं छित्तवान् छिन्नवान् तत्र एकं विशिष्टं सूत्रं कार्यं करोति. छिद् धातोः रूपं छिन्नः छिन्नवान् भिद् भिन्नः भिन्नवान् तत्र रदाभ्यां निष्ठातः इति एकं विशिष्टं सूत्रमस्ति. दकारान्तधातुः अस्ति इत्यतः तत्र नकारद्वयम् आयाति छिद् छिन्न भिद् भिन्न एवं. किन्तु छिद् धातोः णवुल् रूपं छेदकः. भगिनी ज्ञानासिना इति लिखितम् अस्ति, इदं कीदृशं रूपम्? ज्ञानासिना विभक्तिः का? तृतीय एकवचनं. प्रथमाविभक्ति एकवचनं किं भवति? भूमा भगिनी वदतु, प्रथमाविभक्तिः किं भवति? अत्र ज्ञानासिन् नास्ति प्रातिपदिकम्, अत्र अर्थप्राधान्यं वर्तते. रोहिणी भगिनी कृपया वदतु. पूर्वमेव पठितं भगिनि, ज्ञानमेव असिः इति अलङ्कारः भवति. उत्तमं. रोहिणी भगिनी कृपया वदतु. साधु भगिनि, तदेव ज्ञानासिना इति तृतीयाविभक्तिरूपमस्ति. इदं रूपं तृतीयाविभक्त्यन्तं रूपमस्ति. ज्ञानरूपेण खड्गेन इति अर्थः अस्ति. असिः इत्युक्ते खड्गः, असिः इत्युक्ते खड्गः. खड्गः इति पुंलिङ्गपदम् अस्ति. ज्ञानरूपेण खड्गेन छित्त्वा, किं छित्त्वा? संशयं छित्त्वा. संशयस्य छेदः, संशयस्य छेदनं कदा भवति, केन भवति? ज्ञानखड्गेन एव भवति. ज्ञानासिना संशयं छित्त्वा योगम् आचर इति वदति. अत्र महोदयेन उक्तमेव, ज्ञानम् एव असिः इति विग्रहवाक्यं वक्तव्यं भवति. ज्ञानम् एव असिः तेन इति विग्रहवाक्यम्. अत्र अवधारणापूर्वपदकर्मधारे समासः अस्ति. अवधारणापूर्वपदकर्मधारे समासे एवकारः श्रूयते. विशेषणात् पूर्वम् एवकारः श्रूयते. महोदय भवान् वदतु, विद्याधनम्? विद्या एव धनम् इति विद्याधनम्. तपोधनम्? तपः एव धनम् इति तपोधनम्. गुरुदेवः? गुरुः एव देवः. वेदसम्पत्? वेदः, वेदाः एव सम्पत्. वेदः अथवा वेदाः एव सम्पत्. एवमेव ज्ञानाग्निः? ज्ञानमेव अग्निः, ज्ञानाग्निः. उत्तमम्. रोहिणी भगिनी भवती वदतु, विवेकसम्पत्? विवेकमेव सम्पत्. विवेकः एव सम्पत्. वाग्बाणः? वाक् भगिनि, वाग्बाणः? वाक् एव बाणः. उत्तमं. वाक् एव बाणः. भक्तिसम्पत्? भक्ति एव सम्पत्. भक्ति एव सम्पत्. कीर्तिश्रीः? कीर्ति एव श्रीः. उत्तमम्. एवमेव दारिद्र्यनरकः? दारिद्र्यम् एव नरकः. दारिद्र्यनरकात् मुक्तिं प्राप्नोतु इति वाक्यं पश्यामश्चेत् दारिद्र्यम् एव नरकः. एवमेव संस्कृतगङ्गाधारा, एकं संस्कृतगीतमस्ति, अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा. संस्कृतगङ्गाधारा इति समस्तपदमस्ति. तस्मिन् पदे अपि अवधारणापूर्वपदकर्मधारे समासः अस्ति. वदतु. संस्कृतम् एव गङ्गाधारः. संस्कृतम् एव गङ्गाधारा. एतेषु अवधारणापूर्वपदकर्मधारे समासः अस्ति. ज्ञानासिः इत्यस्मिन् पदे अपि अवधारणापूर्वपदकर्मधारे समासः अस्ति. ज्ञानाग्निः, ज्ञानम् एव अग्निः इति वक्तव्यमस्ति. अवधारणापूर्वपदकर्मधारे समासे एवकारः, एव इति कथनेन एम्फेसिस् दीयते. अत्र ज्ञानाग्निना संशयं दग्ध इत्यपि कथितुं शक्यते किल? ज्ञानाग्निना संशयानि दग्ध इति. अग्निः अस्ति चेत् दग्ध्वा इति भवितुं शक्नोति. अत्र किमस्ति? ज्ञानासिः इति लिखितमस्ति. ज्ञानाग्निः अस्ति चेत् वाक्यं पूरयतु. ज्ञानाग्निना संशयं दग्ध्वा योगम् आचर. उत्तमं. ज्ञानम् एव अग्निः इति तत्र विग्रहवाक्यं भवति. अत्र ज्ञानम् एव असिः एवकारः अस्मिन् समासे श्रूयते. अवधारणापूर्वपदक्रमधारे समासे एवकारः श्रूयते. तादृशरीत्या एम्फसिस् दीयते. विद्याधनम् इत्युक्ते विद्या एव धनम् इति विग्रहवाक्यं भवति. विशेषणं विशेष्येण बहुलम् इति सूत्रमस्ति. विशेषणं विशेष्येण बहुलम् इति सूत्रमस्ति. तेन सूत्रेण कर्मधारे समासः भवति. इत्युक्ते विशेषणात् पूर्वम् एव इति पदं श्रूयते. ज्ञानम् अग्निः. ज्ञानं कीदृशमस्ति? ज्ञानम् अग्निः इव अस्ति. विशेषणविशेष्यभावः वक्तुं शक्यते. ज्ञानम् इति विशेष्यमस्ति, अग्निः इति विशेषणमस्ति. विशेषणात् पूर्वम् एव इति पदं श्रूयते. एवमेव कीर्तिश्रीः. कीर्तिश्रीः इत्युक्ते कीर्तिः एव श्रीः. गीतायाः श्लोकः एव इदं वाक्यम्. अहं दृष्टवती, तदर्थं वदन्ती अस्मि. तस्मादज्ञानसम्भूतं हृतस्थं ज्ञानासीनात्मनः चित्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत. तस्मादज्ञानसम्भूतं हृत्स्थं, जानीमः खलु कण्ठस्थम्, एवमेव हृत्स्थम् इत्युक्ते हृदि स्थितं. हृदि स्थितम् इत्युक्ते बुद्धिस्थितं संशयं. संशयम् इत्युक्ते सन्देहः. संशयः इति पुंलिङ्गपदमस्ति. संशयं छित्त्वा, अत्र छिद् धातुः अपि सकर्मकः इत्यतः संशयं छित्त्वा. हे भारत, अज्ञानसम्भूतम् एनं संशयं छित्त्वा उत्तिष्ठ. पश्चात् किं? योगम् आतिष्ठ. योगम् आतिष्ठ इत्युक्ते योगम् आचर. अस्मिन् श्लोके एकं विशिष्टं पदमस्ति, हृत्स्थम् इत्युक्ते हृदि स्थितम्, अज्ञानसम्भूतं संशयं छित्त्वा. संशयः कीदृशः? अज्ञानसम्भूतं संशयं छित्त्वा उत्तिष्ठ. उत्तिष्ठ इति कीदृशं पदम्? लोट्लकार मध्यमपुरुषरूपम् अस्ति. अयं श्लोकः चतुर्थाध्यायस्य द्विचत्वारिंशत्तमः श्लोकः, फोर्थ् चाप्टर् 42nd श्लोक. तस्माद् अज्ञानसम्भूतं हृतस्थं ज्ञानासीनात्मनः छित्त्वैनं संशयं योगमात्तिष्ठोत्तिष्ठ भारत. छित्त्वा इति छित् धातोः रूपम् अस्ति. द्वैधीकरणे इति अर्थः अस्ति. कर्मयोगम् आचर इति परमात्मा वदति. छित्त्वा इत्यस्मिन् स्थाने अन्यत् पदं विदार्य. भवन्तः श्रुतवन्तः एव, विदारयति. विदारयति इत्युक्ते कर्तयति. दृ इति धातुः किल? दृ धातु दीर्घ ऋकारः. दृणाति णिजन्तरूपमस्ति इत्यतः धारयति इति रूपं भवति. विदारयति. विदारयति इति कथनेन छेदयति इति अर्थः अस्ति. संशयं छित्त्वा योगम् आचर इति वार्ता. वयं मिलित्वा किञ्चित् चिन्तनं कृतवन्तः. आगामिनि सप्ताहे अग्रिमान् अभ्यासान् कर्तुं प्रयत्नं करिष्यामः. सर्वेषां धन्यवादाः.